सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः, पश्चात् पाठं प्रति गच्छेम। एकवारं सुभाषितं स्मारयतु। वेदनामनरस्यरूपमधिकं प्रच्छन्नगुप्तं धनम् विद्याभोगकरी यशःसुखकरी विद्या गुरुणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूजते न तु धनम् विद्याविहीनः पशुः। श्रीगुरुभ्यो नमः। धन्यवादः भगिनी। पठ्यमानः विषयः अस्ति ल्यप्रत्ययः। ल्यबन्तानां चिन्तनं प्रवर्तमानमस्ति। अद्यापि स एव विषयः अनुवर्तते। अतः 38-100 पृष्ठं पश्यन्तु, पेज् 138 पश्यन्तु। 38-100 पृष्ठम् उद्घाटयन्तु। तस्मिन् पुटे इतोपि अभ्यासद्वयम् अवशिष्टमस्ति। अभ्यासद्वयम् अवशिष्यते। अद्य तत् समाप्य अग्रिमविषयं प्रति गन्तुं शक्नुमः। तस्मिन् पुटे चतुर्थः अभ्यासः अवलोकनीयः। सुजाता भगिनी, भवती आरम्भं करोतु। तत्तत् सङ्ख्याकं गीताश्लोकं परिशील्य आवरणे स्थितस्य धातोः स्वान्तेन लबन्तेन वा रूपेण रिक्तस्थानानि पूरयत। सूचना अवगता खलु? आम् भगिनि। प्रथमं वाक्यं करोतु। दुर्योधनः आचार्यं कोष्टके अस्ति। उपयोगः संयोगः गम् वचनम् अब्रवीत्। दुर्योधनः प्रथमाविभक्ति एकवचनम् अस्ति पुंलिङ्ग। समासं जानाति वा? समासं न जानामि भगिनि। अत्र दुष्करं योधनं येन सह इति विग्रहवाक्यं भवति। अग्रिमं आचार्यं कर्मपदमस्ति। आचार्यम् उपसङ्गम्य उपसर्ग अस्ति, सम् उपसर्ग अस्ति, गम् धातु अस्ति। उपसर्ग अस्ति चेत् लेबन्तमायाति। उपसङ्गम्य वचनम् अब्रवीत् ब्रूधातुतः अब्रवीत् लङ्लकार अस्ति। उत्तमम्। अत्र आचार्यम् इति कस्य कृते कर्मपदम्? दुर्यो कस्य कृते इत्युक्ते तत्र धातुः कः इत्युक्ते अत्र मम आशयः अस्ति उपसङ्गम्य इति ल्यबन्तरूपमस्ति। ल्यबन्तरूपमपि धातुः सकर्मकः अस्ति चेत् कर्मपदं स्वीकर्तुं शक्नोति। अतः उपसङ्गम्य दुर्योधन आचार्यम् उपसङ्गम्य वचनम् अब्रवीत्। दुर्योधनः अब्रवीत् इति लघुवाक्यमस्ति। दुर्योधनः इति प्रथमपुरुष एकवचनरूपमस्ति, अतः क्रियापदमपि प्रथमपुरुष एकवचनं भवति। दुर्योधनः अब्रवीत्, सः कार्यद्वयं करोति। आचार्यम् उपसङ्गच्छते, पश्चात् वचनम् अब्रवीत् इति अस्ति। उपसङ्गम्य इत्यस्य कृते आचार्यम् इति कर्मपदं भवति। वचनम् इत्यपि कर्मपदमेव, किन्तु अब्रवीत् इति क्रियापदं, तस्य कृते वचनम् इति कर्मपदं भवति। अपि च अत्र आङ् उपसर्गपूर्वक चर् धातुतः ण्यत् प्रत्ययस्य योजनेन आचार्य इति रूपं सिद्ध्यति. वचनं वदतु. वचनं वच् धातुतः लुडन्तपदमस्ति वचनं. तत्र किमपि कार्यं नास्ति खलु? आम् वचनं वच् योगः अना अना वचन निवर्णकवचनेन अना आयाति. उत्तमम्. अब्रवीत् अब्रवीत् इति कथनेन लङ्लकाररूपम् अस्ति. ब्रू धातुः उभयपदी धातुः अस्ति. अतः ब्रवीति इति एकं रूपम् अस्ति, ब्रूते इति आत्मनेपदीरूपमपि अस्ति. अतः धातुः उभयपदी अस्ति इत्यतः अष्टादशरूपाणि लटीरूपाणि ज्ञातव्यानि. लङ् रूपाणि अपि एवमेव, लङ् रूपाणि अपि अष्टादशरूपाणि भवन्ति इति मम अवगमनम् अस्ति. अब्रवीत् अब्रूताम् अब्रुवन् एवं रूपाणि भवन्ति. एकवारं वदामि, उपसङ्गम्य इति उक्तवती. अत्र उपसङ्गम्य रूपमपि अस्ति, अन्यद् रूपमपि अस्ति. वदतु. उपसङ्गच्य किमर्थं तत्र रूपद्वयम्? गम् धातुतः अत्र उपसङ्ग अत्र एकवारम् उपसङ्गम्य इति रूपं साधयितुं तत्र क्लेशः नास्ति. इत्युक्ते उपसङ्गम्य इति रूपसिद्धौ कोऽपि क्लेशः नास्ति. तत्र गम् इति रूपं तत्र भगिनी वदतु. वाल्यप् विकल्पेन लप्रत्यये परे गच्छ उपगच्छ भवति, उपसङ्गच्छ भवति. तत्र तत् साधु एव वाल्यपि इति सूत्रमस्ति. ल्यपि इति सप्तम्यन्तं पदमस्ति. वाल्यपि वा इति कथनेन विकल्पेन अत्र ल्यप्रत्यये परे मकारान्तधातूनां प्रसङ्गे, केवलं मकारान्तधातूनां प्रसङ्गे ल्यप्रत्यये परे तत्र मकारलोपः अनुनासिकलोपः भवति. तस्मात् पूर्वम् एकं सूत्रमस्ति, अनुदात्तोपदेशवनति तनोत्यादीनां अनुनासिकलोपो झलिक्निति इति एकं सूत्रमस्ति. तेन सूत्रेण अनुनासिकलोपः भवति, किन्तु सर्वेषां धातूनां प्रसङ्गे भवति वा इति प्रश्ने सति तस्य उत्तरमेव मकारान्तधातूनां प्रसङ्गे विकल्पेन मकारलोपः भवति. मकारलोपः भवति चेत् सङ्गत्य इति रूपं भवति. मकारलोपः न भवति चेत् मकारः यथावत् तिष्ठति इत्यतः सङ्गम्य इति रूपं भवति. अपि च सम् उपसर्गपूर्वक गम् धातुः आत्मनेपदी भवति, सङ्गच्छते इति रूपं भवति. इत्युक्ते तदर्थमपि सूत्रमस्ति. इत्युक्ते सम् उपसर्गपूर्वक गम् धातोः गम् धातुतः आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति, अतः एव सङ्गच्छते इति रूपं भवति. अत्र उपसङ्गम्य इति एकं रूपमस्ति, उपसङ्गत्य इति अन्यद् रूपमस्ति. तदर्थं सूत्रमस्ति वाल्यपि इति सूत्रमस्ति. अत्र वदतु. किं वदामि भगिनि? किमपि नास्ति. अत्र इतोपि किमस्ति? आचार्यः. आचार्यः इत्युक्ते वेदाध्यापकः इति वक्तुं शक्यते. अत्र द्वितीयं वाक्यं करोतु. केशवस्य वचनं स्त्रूधातु अस्ति, किरीटि भीतवान्. केशवस्य षष्टिविभक्ति अस्ति, वचनं कर्मपदमस्ति. श्रुत्वा श्रुधातुतः स्वान्तरूपमस्ति श्रुत्वा. किरीटिनीं पदस्य किरीटि प्रथमविभक्ति एकवचनमस्ति. तत्र किरीटिन् इति प्रातिपदिकमस्ति, किन्तु प्रथमाविभक्ति एकवचनरूपमस्ति. किरीटि किरीटि भीतवान् त्वान्तरूपमस्ति. बिब्धातुतः भीधातुतः भीधातुतः भीतवान् त्वान्तरूपम् अस्ति भीतवान्. अत्र केशवस्य इति दत्तमस्ति, त्रिषु वचनेषु रूपाणि वदतु. केशवः त्रिषु वचने त्रिषु वचनेषु केशवस्य केशवस्य केशव केशव केशवयोः केशवानाम् उत्तमं केशवानाम् उत्तमं केशवानाम्. अत्र वचनम् इति कर्मपदं भवति, किमर्थं चेत् श्रुधातुः सकर्मकधातुः, अतः वचनमिति कर्म नपुंसकलिङ्गमस्ति. उत्तमं नपुंसकलिङ्गपदमस्ति इत्यतः द्वितीया विभक्ति एकवचनरूपम् अपि तदेव भवति खलु. वचनं वचने वचनानि एवं रूपाणि भवन्ति खलु. उत्तमम्. अत्र श्रुत्वा इति अव्ययपदं भवति. कथम् इत्युक्ते क्त्वान्तरूपाणि अव्ययपदानि भवन्ति. वदतु. त्वान्त अव्ययपदानि भवन्ति इत्यनेन श्रुत्वा अव्ययं भवति. अव्ययं भवति, कृदन्तव्ययम् इति वदामः. इत्युक्ते तदर्थमपि सूत्रमस्ति, क्त्वा तो सुन् कसुनः इति एकं सूत्रमस्ति. क्त्वा तो सुन् कसुनः इति सूत्रेण क्त्वान्तपदानि अव्ययपदानि भवन्ति, इत्यतः सप्तसु विभक्तिषु तेषां रूपं न भिद्यते. अतः अपि च श्रुत्वा इत्यत्र किमपि कार्यं नास्ति. श्रु धातुः कृत्वा प्रत्ययः, केवलं वर्णमेलनेन श्रुत्वा इति रूपं भवति. किरीटिन् इति प्रातिपदिकमस्ति, तत्र तत्पदं तद्धितप्रत्ययान्तपदमस्ति. किरीटः अस्य अस्मिन् वा अस्ति, किरीटः अस्य अस्ति अस्य अस्ति इति अर्धे तत्र इनि इति प्रत्ययः अस्ति. अत इनि ठनौ इति सूत्रमस्ति. अत इनि ठनौ इति सूत्रेण इनि इति तद्धितप्रत्ययः विहितः भवति. इनि प्रत्ययस्य योजनेन तत्र अन्ते नकारान्तपदं सिद्ध्यति. इनि प्रत्ययान्तरूपाणि नकारान्तपदानि भवन्ति. सुबन्तपदमेव इत्युक्ते आदौ तद्धितान्त प्रातिपदिकं सिद्ध्यति, तद्धितान्तप्रातिपदिकं स्वीकृत्य पुनः सुप्रत्ययस्य योजनेन सुबन्तपदानि निर्मीयन्ते. अपि च इनि प्रत्ययः सर्वदा अकारान्त ह्रस्व अकारान्तप्रातिपदिकेभ्यः एव ह्रस्व अकारान्तप्रातिपदिकेभ्यः एव इनि प्रत्ययः विहितः भवति. अत इनि ठनौ इति सूत्रेण दण्डिन् इति रूपम् अस्ति. तत्र प्रथमाविभक्तिरूपं किमस्ति? दण्डि. उत्तमं. रथिन् अस्ति चेत् रथि. चक्रिन् चक्री. उत्तमं. गुणी गुणी. तत्र प्रातिपदिकं गुणिन् गुणिन् भवति. एवमेव अत्रापि किरीटिन् इति प्रातिपदिकमस्ति, किन्तु प्रथमाविभक्ति एकवचनमस्ति, किरीटि इति भवति. दीर्घ ईकारान्तपदम् इव दृश्यते, किन्तु दीर्घ ईकारान्तपदं नास्ति. नकारान्तप्रातिपदिकमस्ति, नकारान्तप्रातिपदिकं स्वीकृत्य सुप्रत्ययस्य योजनेन सुबन्तपदम् दीर्घ ईकारान्तपदवत् दृश्यते किन्तु नास्ति. किरीटि कः? किरीटि अर्जुनः. अर्जुनः. अत्र अस्मिन् अस्मिन् वाक्ये कर्ता कः? किरीटिन् भी गिरीटि भीतवान् केशवस्य वचनं किरीटि किरीटि अस्ति. उत्तमम्. इत्युक्ते अर्जुनः किरीटि एव अत्र कार्यद्वयं क्रियाद्वयं करोति. किरीटी एव केशवस्य वचनं शृणोति, पश्चात् भीतः भवति. भीतवान् भीतवान् इति रूपमस्ति. तत्र प्रातिपदिकं किम्? भीधातु भीतवान् भीतवत् प्रातिपदिकमस्ति. उत्तमं. त्रिषु लिङ्गेषु रूपाणि वदतु. भीतवत् भीतवती भीतवत्. उत्तमं. भीतवान् भीतवती भीतवत्. उत्तमं. भीतवान् इत्यस्य रूपाणि कथं भवन्ति? भी धातुतः तौत् प्रत्यययोजनेन भीतवान् भवति. भी योगः तवतु ककारस्य इत्संज्ञा भूत्वा उत्तमम् उत्तमं वदतु. तव तु तकारस्य इत्संज्ञा भूत्वा ककारस्य इत्संज्ञा लशक्वते धिते इत्यनेन भवति. तव तु इत्यत्र अनुनासिक उकारः अन्ते अस्ति इत्यतः उपदेशेजनुनासिक इति इत्यनेन अन्ते स्थितस्य अनुनासिक उकारस्य इति संज्ञा भूत्वा तवत् अवशिष्यते. भीयोगः तवत् भीतवत् तवदेव. क्षम्यतां भगिनि. उत्तमम्. अपि च अत्र भीतवान् इति तवत् रूपम् अस्ति. किरीटी भीतवान् द्वयोर्मध्ये विशेषणविशेष्य सम्बन्धः अस्ति. किरीटी भीतवान् इत्युक्ते तत्र तवत् प्रत्ययः कर्तृपदस्य विशेषणं भवति. कर्तरीकृत् इति सूत्रेण क्तवत् प्रत्ययः कर्त्रार्थकप्रत्ययः भवति खलु. उत्तमं. बहु सम्यक् भगिनि. अग्रिमं वाक्यं सूर्यकुमारी भगिनी भवती वदतु. भीष्मः सिंहनादं विनद्य अग्रिमं तृतीयं वाक्यं क्षम्यताम् अहं वैश्वानरः चतुर्विधम् अन्नं पचामि. भूधातु अस्ति. अहं वैश्वानरः भूय अत्र किमर्थं पृच्छन्ती अस्मि इत्युक्ते तत्र श्लोकः द्रष्टव्यः. भवती दृष्टवती वा श्लोकं दृष्टवती वा? तत्र श्लोके किं दत्तमस्ति इति अपि अहं वैश्यां भूत्वा प्राणिनां देहमाश्रयम्. उत्तमं. पुनः वदतु श्लोकं वदतु. अहं वैश्यानरो भूत्वा प्राणिनां देहमाश्रयं प्राणापानसमायुक्तं पचाम्यन्नं चतुर्विधं. सम्यक् अस्ति वा भगिनि? इत्युक्ते दोषः कुत्रचित् अस्ति. अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधं. कुत्रचित् सन्धिकार्याणि सन्ति. बहु उत्तमः अध्यायः. पुरुषोत्तमप्राप्तियोगः अस्य अध्यायस्य नाम अस्ति. पुरुषोत्तमप्राप्तियोगः. अहं वैश्वानरः भूत्वा चतुर्विधम् अन्नं पचामि. सूर्यकुमारी भगिनी इदानीं वदतु अत्र किमस्ति. अहं वैश्वानरः भूत्वा चतुर्विधम् अन्नं पचामि. अहम् अस्मत्शब्दस्य एकवचनं प्रथमाविभक्ति क्षम्यतां प्रथम एकवचनं वैश्वानरः तद्धितान्तपदमस्ति. अत्र किं वक्तव्यं? वैश्वानरः इति पदमस्ति खलु. विश्व इति प्रातिपदिकात् विश्व इति प्रातिपदिकं वैश्व इति भवति. तद्धितान्तपदमस्ति इति कारणतः विश्व इति प्रातिपदिकं स्वीकृत्य वैश्व इति रूपं सिद्ध्यति. किन्तु वैश्वानरः इत्यत्र दीर्घमस्ति खलु. किमर्थं विश्वशब्दस्य इकारस्य वृद्धिः भूत्वा ऐकारः भवति वैश्व इति भवति. किन्तु तत्र दीर्घमपि अस्ति. वैश्वानरः इति रूपम् अस्ति. तदर्थं सूत्रमस्ति नरे संज्ञायाम् इति सूत्रमस्ति. इत्युक्ते नरशब्दः उत्तरपदमस्ति चेत् संज्ञायाः विषये विश्वस्य दीर्घः भवति इति कथनेन तत्र वैश्वा इति दीर्घत्वं तत्र आयाति. वैश्वानरः इत्युक्ते कः वदतु विश्वस्य नरः भगिनी अत्र वर्षा भगिनी भवती वदतु वैश्वानरः इति हिरण्यगर्भः प्राक् यद् महत्पुरुषः भवति सः इति वा भगिनि वैश्वानरः इत्युक्ते जठराग्निः जठरस्य अग्निः उदरस्थः अग्निः खलु अत्र परमात्मा किं वदति अहं वैश्वानरः भूत्वा चतुर्विधम् अन्नं पचामि इति अत्र लिखितमस्ति पच् धातोः उत्तमपुरुषरूपं लटिरूपमेव पचामि किन्तु अत्र पचामि इत्यस्य अर्थः कः रमेश महोदय वदतु किं महोदय किं पृष्टवती अस्मिन् वाक्ये पचामि इति लिखितमस्ति चतुर्विधम् अन्नं पचामि इति लिखितमस्ति पचामि इत्यस्य अत्र समुचित अर्थः कः अस्मिन् वाक्ये पाकं करोमि इति अर्थः अत्र नास्ति जीर्णं करोमि इति वा उत्तमं बहु सम्यक् महोदय जीर्णं करोमि इति अर्थः अस्ति अत्र वैश्वानरः इत्युक्ते जठराग्निः उदरस्थः अग्निः कण्ठस्थः गृहस्थः समीपस्थः एवमेव उदरस्थः इति पदमपि उपपदसमासयुक्तं पदमस्ति उदरस्थः अग्निः एव वैश्वानरः परमात्मा वदति अहं वैश्वानरः भूत्वा चतुर्विधम् अन्नं पचामि इत्युक्ते अत्र जीर्णीकरोमि इति कथनेन तत्र च्वीप्रत्ययः अस्ति स्पष्टीकरोमि जीर्णीकरोमि इति तत्र च्वी इति प्रत्ययः अस्ति चतुर्विधम् अन्नं पचामि इति वदति अत्र चतुर्विधम् अन्नं किं तत्र अथवा अन्नं चतुर्धा भवति कथं तत्र चतुर्विध अन्नं किं भवान् वदतु लेह्यम् इति एकविधम् अस्ति यत् पातुं शक्यते पानीयं प्रायः एकमस्ति अत्र चतुर्विधम् अन्नम् इति कथनेन अन्नम् इति कृतान्तरूपमेव अत्र चतुर्विधम् अन्नम् इति लिखितम् अस्ति चतुर्विधम् अन्नम् अनयोर्मध्ये विशेषणविशेष्य भावः अस्ति अन्नम् इत्यस्य विशेषणमेव चतुर्विधम् अतः चतुर्विधम् इति पदं बहुव्रीहिसमासयुक्तं पदम् इति ऊहां कर्तुं शक्नुमः इत्युक्ते चतस्रः विधाः यस्य तत् इति विग्रहवाक्यम् चतुर्विधम् इति कथनेन चतस्रः विधाः यस्य तत् इति विग्रहवाक्यं भवति चतुर्विधम् इत्यस्मिन् पदे बहुव्रीहिसमासः अस्ति बहुव्रीहिसमासयुक्तानि पदानि अन्यपदस्य विशेषणानि भवन्ति अत्र अन्नम् इत्यस्य विशेषणमेव चतुर्विधम् इति अस्ति भक्ष्यं भोज्यं लेह्यं चोष्यम् इति चतुर्विधं वर्तते तत्र भक्ष्यम् इति कथनेन भक्षणीयं भक्षितव्यम् इत्यादीनि रूपाणि वयं जानीमः खलु भक्ष्यं भक्षितव्यं भक्षणीयम् इमानि त्रीणि पदानि समानार्थकानि तत्र भक्ष्यं किम् इति प्रश्ने सति अपूपादीनि भक्ष्यानि इति कथयितुम् अर्हन्ते अपूपादीनि भक्ष्यानि पायसादीनि भोज्यानि तत्र भोज्यम् इति कथनेन भुज् धातोः रूपमेव भोज्यम् इति भवति पायसादीनि भोज्यानि गुडादीनि लेह्यानि इक्षुदण्डादि च चोष्यानि तत्र भक्ष्यं भोज्यं लेह्यं चोष्यम् इति चतुर्विधम् अन्नमस्ति भक्ष्यं भक्षधातुतः भक्ष्यं ण्यत् प्रत्ययः भोज्यं भुज् धातुतः ण्यत् प्रत्ययस्य योजनेन भोज्यम् इति रूपं भवति भुज् धातोः रूपमेव भोज्यं भोग्यं द्वयमपि भुज् धातोः रूपमेव किन्तु रमेश महोदय भवान् वदतु अत्र भोग्यम् इति कथमायाति भोग्यं चोः कुः भूत्वा जकारस्य स्थाने ककारः गकारः गच्छति भोग्यम् इति भवति किन्तु सतम् अत्र भोज्यं वयं जानीमः किमर्थं तत्र भुज् धातुः हलन्तधातुः हलन्तधातोः परे ण्यत् प्रत्ययस्य योजनेन रुहलोर्ण्यत् इति सूत्रेण हलन्तधातुभ्यः ण्यत् प्रत्ययः विहितः भवति अतः भुज् धातुतः ण्यत् प्रत्ययस्य योजनेन भुज् इति धातुः उदुपधधातुः तस्मात् परं ण्यत् प्रत्ययः अस्ति तत्र धातुः उदुपधधातुः इत्यतः पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भूत्वा भोज् भवति ण्यत् प्रत्ययस्य य अवशिष्यते भोज्यम् इति रूपं साधु एव किन्तु भोग्यम् इति रूपमपि अस्ति तदर्थं सूत्रमस्ति भोज्यं भक्ष्ये इति सूत्रमस्ति भोज्यं भक्ष्ये इति विशिष्टसूत्रेण भोग्यम् इति रूपमपि अस्ति एतत् सर्वं किमर्थं भवति इति प्रश्ने सति अयं धातुः कीदृशः इति आदौ द्रष्टव्यः भुज् धातुः पालनाभ्यवहारयोः इत्यस्मिन् अर्थे अस्ति पालनार्थे अभ्यवहारार्थे इत्युक्ते पालनार्थे भक्षणार्थे द्वयोः प्रसङ्गे भुज् धातोः प्रयोगः भवति किन्तु भुज् धातुः पालनार्थे अपि भवति पालनार्थे तस्य रूपं किं भवति भुनक्ति इति रूपं भवति इत्युक्ते परस्मैपदरूपं भवति अयं धातुः उभयपदी धातुः अतः पालनार्थे भुनक्ति राजा महीं भुनक्ति इति वाक्यं साधु किन्तु अभ्यवहारार्थे भक्षणार्थे खादनार्थे तस्मिन् अर्थे आत्मनेपदप्रत्ययाः आयान्ति तदा अहम् अन्नं भुञ्जे इत्युक्ते सः अन्नं भुङ्क्ते इति रूपं साधु भवति इत्युक्ते खादनार्थे आत्मनेपदीरूपं वदामः पालनार्थे परस्मैपदरूपं वदामः तदर्थमपि सूत्रमस्ति भुजो नवने भुजः आनवने इति तत्र पदविच्छेदं कुर्मः चेत् रूपं भवति भुजो नवने इति सूत्रेण अनवने इत्युक्ते अपालनार्थे भुज् धातुः आत्मनेपदं भवति इति अर्थः अस्ति आहत्य भुज् धातुः उभयपदी धातुः अपि च तस्य प्रयोगः पालनार्थे भक्षणार्थे च भवति पालनार्थे परस्मैपदी भक्षणार्थे आत्मनेपदी भवति इति तत्र विषयः किन्तु अत्र विषयः कः भोज्यं भक्ष्ये इति सूत्रेण भोग्यम् इति रूपमपि सिद्ध्यति इत्युक्ते भक्षणार्थे भोज्यम् इति रूपं साधु भवति अन्येषु अर्थेषु भोग्यम् इति रूपं वदामः तत्र कुत्वं भवति इति अन्या वार्ता लेह्यं लिह् धातोः रूपमेव लेह्यं चोष्यम् इति रूपमपि अस्ति आहत्य भुज् धातोः प्रसङ्गे बहवः विषयाः स्मर्तव्याः चतुर्विधम् इत्युक्ते चतुर्प्रकारकम् अन्नं पक्वं करोमि इति अर्थः नास्ति अत्र जीर्णीकरोमि इति अर्थः एव अस्ति अपि च भूत्वा इति पदमस्ति सूर्यकुमारी भगिनी भवती वदतु भूत्वा इति पदं भूधातुः सेट् एव क्त्वा प्रत्ययः अपि सेट् एव किमर्थम् इडागमः नास्ति अत्र भूधातोः रूपमेव खलु भविष्यति स्याप्रत्ययः सकारादिप्रत्ययः स्याप्रत्ययः सकारादिः अपि च अर्धधातुकप्रत्ययः इडनुकूलप्रत्ययः अतः भूधातुः सेट् अस्ति इत्यतः भूधातोः परं स्या इति प्रत्ययः अर्धधातुकप्रत्ययः अस्ति लृट्लकारप्रसङ्गे अतः इडागमः भूत्वा भविष्यति रूपं सिद्ध्यति किन्तु भूत्वा इत्यत्र धातुः सेट् चेदपि किमर्थम् इडागमः नास्ति भूत्वा भूतवान् भूतिः भूतम् इत्यादिषु इत्युक्ते क्तवतरूपं क्तान्तरूपं क्तिन् प्रत्ययान्तरूपं क्त्वा प्रत्ययान्तरूपम् एतेषु कित् प्रत्ययेषु परेषु इडागमः न दृश्यते धातुः सेट् चेदपि स्मरामि भगिनि चिन्ता मास्तु अत्र एकं विशिष्टं सूत्रं स्मर्तव्यम् इत्युक्ते धातुः सेट् एव धातुः सेट् प्रत्ययः अपि सेट् एव त्वा प्रत्ययः अनुबन्धलोपे सति त्वा एव अवशिष्यते अनुबन्धलोपानन्तरं द्वयोर्मध्ये इडनुकूलता वर्तते चेदपि इडागमः तत्र न भवति तदर्थं सूत्रमस्ति विशिष्टसूत्रमस्ति तदर्थं श्रुकः किति इति सूत्रमस्ति श्रुकः किति इति सूत्रम् इत्युक्ते श्री इति अङ्गस्य अपि च उगन्त अङ्गानां किति परे इडागमः न भवति श्रुतवती वा सूत्रं श्रुतवती वा वदतु वदतु शुक किति किति सुख किति सूत्रमस्ति उगन्त किति प्रत्ययपरे अनिट् भवति अनिट् भवति उत्तमं श्री इति अङ्गस्य अपि च उगन्त अङ्गानाम् उक् प्रत्याहारः उक् इति कथनेन उगन्त उक् इत्युक्ते भूधातुः उगन्तम् अङ्गमेव उक् उक् इति अङ्गमस्ति उक् इति अङ्गम् इति कथनेन भू इति इत्यत्र ऊकारः उक् प्रत्याहारस्थवर्णः अतः श्री इति श्री इति अङ्गस्य अपि च उगन्त अङ्गानां प्रसङ्गे कित् प्रत्यये परे इडागमः न भवति विशिष्ट अनेन विशिष्टसूत्रेण अतः तत्र इडागमः निषिध्यते अतः एव भूधातुः सेट् चेदपि भूत्वा भूतिः भूतः अथवा भूतं भूतवान् इत्यादिषु इडागमः न दृश्यते इति विषयः अग्रिमं वाक्यं वर्षा भगिनी भवती करोतु भीष्मः सिंहनादं विनद्य शङ्खम् अधमत् अत्र भीष्मः कर्तृपदं प्रथमाविभक्ति एकवचनं सिंहनादं सिंहस्य नादं सिंहनादं तत् तस्य शङ्खायाः नाम अत्र सिंहस्य नादः इति वदामः वा नो चेत् सिंह भवती श्लोकं दृष्टवती वा सिंहनादं विनद्य शङ्खं तद्मुक्तकाकमान् तस्य सञ्जनयं विस्मरामि अत्र सिंहनादम् इति नमुल् प्रत्यान्तरूपम् इति अहं दृष्टवती इत्युक्ते सिंह इति उपमानवाचकशब्दे उपपदे सति नद् धातुतः णमुल् प्रत्ययः भवति इति लिखितमस्ति सिंहनादं नद् धातोः रूपमेव नादः घञन्तरूपमस्ति किन्तु अत्र णमुल् प्रत्ययः अस्ति इति मया पठितम् अत्र सिंहः इव गर्जित्वा सः वदतु भवती वदतु सिंहः इव गर्जित्वा विनद्य इति ल्यबन्तपदं वियोगः नत् योगः ल्य शङ्खम् अधमत् शङ्खमपि द्वितीयाविभक्त्याम् अधमत् इति महोदय वदतु रमेश महोदय वदतु ध्मा इति धातु इति अहं चिन्तयामि उत्तमं ध्मा धातुः धातुः ध्मा अस्ति किन्तु धमति धमतु अधमत् धमेत् इत्यादीनि रूपाणि चतुर्षु लकारेषु भवान् वक्तुमिच्छति वा किं भवति चतुर्षु लकारेषु सार्वधातुकलकारेषु क्षितिपरे अत्र धातुः भुवादिगणे अस्ति, भुवादिगणे अस्ति इति कारणतः शप् गणविकरणप्रत्ययः आयाति, शप् विकरणप्रत्ययः शित् प्रत्ययः, अतः सार्वधातुकलकारेषु इत्युक्ते लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु शप् गणविकरणप्रत्ययः कर्तरीशप् सूत्रेण भुवादिगणीयधातुषु आयाति. अत्र शप् प्रत्ययः षित् अस्ति, षिति परे ध्मा इत्यस्य स्थाने धमा आदिष्टः भवति, धात्वादेशः भवति. पाघ्रा ध्मा इति एकं दीर्घं सूत्रमस्ति, तेन सूत्रेण ध्मा स्थाने धमा आदेशः भवति क्षितिपरे. पाधातोः प्रसङ्गे पिब आदेशः भवति, स्थाधातोः प्रसङ्गे तिष्ठ आदेशः भवति. तेन सूत्रेण एव, अनेन विशिष्टसूत्रेण, दीर्घं सूत्रमस्ति बहुदीर्घं, तेन सूत्रेण ध्मा इति धातोः स्थाने धमा आदिष्टः भवति क्षितिपरे. एतत् कार्यं केवलं चतुर्षु लकारेषु एव भवति, सार्वधातुकलकारेषु एव भवति, क्षितिपरे इदं कार्यं भवति. अपि च अतः एव धमति, अधमत्, धमतु, धमेत् इत्यादीनि रूपाणि भवन्ति इति विषयः. अपि च बिभेति अस्मात् इति भीष्मः इति मया पठितं, भीष्मस्य अन्यनामानि वदतु वर्षा भगिनी. देवव्रतः, गाङ्गेयः, शान्तनवः, शान्तनवः खलु, गङ्गापुत्रः, गाङ्गेयः, देवव्रतः, शान्तनवः, गाङ्गेयः, शान्तनवः इत्यादीनि नामानि सन्ति. अपि च विनद्य इति ल्यबन्तपदमस्ति, तत्र प्रत्ययः ल्यप्रत्ययः, किन्तु ल्यबन्तरूपाणि अव्ययपदानि भवन्ति, इत्युक्ते तस्य अन्ते स्थितस्य सुप्रत्ययस्य लोपः अव्ययात् आप् सुपः इति सूत्रेण सुप्रत्ययस्य लुक् भवति. अतः इदं पदम् अव्ययपदं भवति, विनद्य इति अव्ययपदम्. उपसर्गः अस्ति इत्यतः तत्र ल्यबन्तम् आयाति इति विषयः. नद् धातोः रूपमेव, नद् इति धातुः णोपदेशधातुः, उपदेशावस्थायां णकारः अस्ति, नद्यौ इति नदौ इति भाति इति धातोः रूपम् अस्ति. भगिनी एकवारं नवरूपाणि वदतु, लङ् रूपाणि अधमत् इत्यत्र. लङ् अधमत्, अधमताम्, अधमन्, अधमः, अधमतम्, अधमत, अधमम्, अधमाव, अधमाधमाम. उत्तम. अधमः इति पदं यदा कदापि पश्यामश्चेत् तत् पदं सुबन्तं वा तिङन्तं वा कथं जानीमः? मध्यमपुरुषे एकवचनरूपम् उक्तवती खलु अधमः इति. तत्र यत्र कुत्रापि अधमः इति पदं शृणुमः चेत् तत्पदं सुबन्तं वा तिङन्तं वा इति कथं ज्ञायते? सन्दर्भेन. उत्तमं. वाक्यं दृष्ट्वा खलु. वर्षा भगिनी वदतु. हा महोदय, कर्तृपदं किम् इति द्रष्टव्यं, कर्म क्रियापदं किम् इति द्रष्टव्यं, तदनन्तरम् अन्वयः कथं भवति इति दृष्ट्वा वक्तुं शक्यते. वक्तुं शक्यते. अधमः इति सुबन्तपदमपि अस्ति खलु. धमा इति धातुः शब्दाग्निसंयोगयोः इत्यस्मिन् अर्थे अस्ति. धमा धातुः शब्दाग्निसंयोगयोः इति अर्थे धातुः अस्ति. क्षितिपरे एव धम आदेशः भवति इति स्मर्तव्यः अंशः, सर्वत्र न भवति. अतः एव आर्धधातुकप्रक्रियायाम् आर्धधातुकलकारेषु तत्कार्यं न भवति. तदर्थं लृट्लकारः आर्धधातुकलकारः, तत्र शप् विकरणप्रत्ययः न आयाति, धम आदिष्टः न भवति. अतः लृट्लकारः आर्धधातुकलकारः इत्यतः रूपमस्ति ध्मास्यति इति रूपं, ध्मास्यति लृट्लकाररूपम्. एवमेव क्त्वान्तरूपं पश्यामश्चेत् ध्मात्वा, ध्मातुम् ईदृशानि रूपाणि सिद्ध्यन्ति. तत्र ध्मा इति धातोः रूपमस्ति, तद्रूपं यथावत् तिष्ठति आर्धधातुकप्रक्रियायां, किन्तु सार्वधातुकलकारेषु धम आदिष्टः भवति, स एव भेदः तत्र. ध्मात्वा इति क्त्वान्तरूपं खलु, क्त्वाप्रत्ययरूपसिद्धिः आर्धधातुकप्रक्रियायाम् अन्तर्भूतमस्ति. आर्धधातुककृदन्तरूपेषु अपि ध्मा इत्यस्य रूपं यथावत् तिष्ठति इति विषयः. अग्रिमं वाक्यं भवती एव पठतु. तत् ज्ञात्वा अमृतत्वम् अश्नुते. तत् इति द्वितीया विभक्ति एकवचनं. ज्ञात्वा त्वान्तपदं, ज्ञादातु ज्ञायोगः त्वा ज्ञात्वा, अमृतत्वम् इति तदपि द्वितीया विभक्त्याम् अस्ति. अमृतस्य भावः अमृतत्वम् इति त्वल् त्व प्रत्ययस्य त्वप्रत्ययः अधितान्तपदं भवति. तदनन्तरम् अश्नुते इति अश् धातु लट् लकार प्रथमपुरुष एकवचनम् अश्नुते इति रूपं. तत् आत्मनेपदी धातु अस्ति. अत्र अश्नुते इति लिखितमस्ति. रूपं दृष्ट्वा रमेश महोदय वदतु, रूपं दृष्ट्वा अयं धातुः कस्मिन् गणे अस्ति? श्नुविकरणप्रत्ययः भवति इति चिन्तयामि. उत्तमं, स्वादिगणीयः. अत्र भवान् वक्तुमिच्छति वा, रूपसिद्धिं वक्तुमिच्छति वा? प्रयत्नं करोमि. अश्नुते अश् इति धातुः आत्मनेपदिरूपं खलु, ते आतां त्वं खलु, त आतां त्वं, त आता त इति एव भवति. तत्पश्चात् एव तस्य त, तर्हि अश् योगः त इति प्रथमं रूपं भवति. तत्र त इति कर्तरी अर्थे अस्ति, तर्हि अपि च अश् इति द्वादिगणे धातुः अस्ति, कर्तरी शप् इति महोदय अत्र स्वादिगणे अस्ति, पञ्चमे गणे अस्ति, अतः स्वादि स्वादिभ्यः श्नु इति विकर्णप्रत्ययः भवति. तर्हि अश् योगः श्नु योगः त इति रूपं भवति. श्नु तत्र शकारस्य इत्संज्ञा भवति लषक्व तद्धिते इति सूत्रेण. श्नु श्नु एव तिष्ठति, नु तिष्ठति. तत् षित् अस्ति, तेन किमपि न भवति. तत्र षित् अस्ति, किमपि न भवति. अत्र अश् नु त इति भवति. त स्थाने ते आगच्छति. टित् टित् लकाराणां प्रसङ्गे टित आत्मनेपदानां टेरे इति सूत्रमस्ति. टेरे इति टित् आत्मनेपदानां टेरे इति, तत् लट् इति टित् अस्ति, तर्हि टित् आत्मनेपदानां टेरे इति तत्र एकारादेशः. एकारादेशः तस्य अङ्गस्य एकारादेशः न भवति. तत्र टिसंज्ञा अस्ति, इत्युक्ते अङ्गस्य न भवति, टिसंज्ञा अचोन्त्यादि टि इति सूत्रेण तत्र टिसंज्ञकवर्णस्य स्थाने एव एकारादेशः खलु. टिसंज्ञकस्य एकारादेशः भवति, अश्नुते इति रूपं सिद्ध्यति. उत्तमम्. अश्नुते रूपं दृष्ट्वा वक्तुं शक्नुमः, धातुः स्वादिगणे अस्ति, श्नु इति विकरणप्रत्ययः अस्ति. अपि च ज्ञाधातुः क्रयादिगणे अस्ति, जानाति इति रूपम् अस्ति, श्नाविकरणप्रत्ययः अस्ति क्रयादिगणे. अत्र अमृतम् इति पदं दत्तमस्ति. अमृतम् इत्युक्ते किं, भवान् वदतु. अमृतं दै तत्पुरुषः वा दै बहुव्रीहिः वा इति प्रश्नः. अहं चिन्तयामि नास्ति मृतं यस्मात् तत् इति वदामि चेत् तत्र बहुव्रीहिः भवति खलु. न मृतम् इति वदामि चेत् तत्र तत्पुरुषः नैतत्पुरुषः भवितुम् अर्हति, परन्तु अस्मिन् प्रसङ्गे न मृतं यस्मात् तत् एव सम्यक् भवति इति अहं चिन्तयामि. नास्ति नास्ति मृतं नास्ति मरणं यस्मात् तत् इति कथनेन तत्र बहुव्रीहिसमासः भवितुमर्हति. अमृतम् इति नपुंसकलिङ्गपदमस्ति, तस्मिन् अर्धे एव पीयूषम् इति पदमपि अस्ति. पीयूषम् इत्युक्ते अमृतं खलु. उत्तमम्. अमृतत्वम् इत्यत्र अमृत इति अकारान्तप्रातिपदिकं स्वीकृत्य तस्मात् परं त्व इति तद्धितप्रत्ययस्य योजनेन अमृतत्वं मधुरत्वम् एवं रूपाणि भवन्ति इति विषयः. अत्र मृत इति कीदृशं पदम्? मृत अपि तान्तपदमस्ति. तत्र धातोः रूपं वदतु. धातुः मृ अस्ति वा? धातुः मृः एव मृ. आम् इत्युक्ते अहं चिन्तयामि तत्र अनुबन्धवर्णाः सन्ति. वदतु वदतु. तत्र इडागमः न भवति, ऋकारान्तधातुः अस्ति, इडागमः न भवति, तर्हि तान्तपदमस्ति, चित् अस्ति, गुणः न भवति, तर्हि मृत इति एव रूपं सिद्ध्यति. बहु सम्यक् महोदयेन सम्यक् उक्तमस्ति. तत्र मृ अनुबन्धवर्णानां लोपकार्यानन्तरं मृ इति धातुः ऋकारान्तधातुः. ऋकारान्तधातुः इत्युक्ते इगन्तधातुः एव, किन्तु तस्मात् परं कित् प्रत्ययः अस्ति, क्ताप्रत्ययः. कित् प्रत्ययः अस्ति इत्यतः गुणकार्यं निषिध्यते क्निति च सूत्रेण. अतः मृयुगः क्त इत्यत्र मृयोगः त मृत तावदेव. मृतं नपुंसकलिङ्गपदमस्ति किन्तु नञ् समासः अस्ति इत्यतः अकारः अस्ति इति चिन्तयामि. मृञ् इति धातोः रूपं, प्राणत्यागे इत्यस्मिन् अर्थे मृञ् धातोः रूपं दत्तमस्ति. मृ धातुः तत्र लटीरूपं म्रियते अस्ति. तदर्थमपि बहूनि विशिष्टसूत्राणि आवश्यकानि. मृ धातुतः म्रियते इति रूपं साधयितुं सूत्राणि अपेक्षितानि. तत्र एकं विशिष्टं सूत्रमस्ति, रिङ्क्षयग्लिङ्क्षु इति सूत्रमस्ति. रिङ्क्षयग्लिङ्क्षु इति सूत्रेण रिङ्गादेशः भवति इति मया पठितम्. अस्तु, अग्रे सरेम. वर्षाभगिनी भवती एव अग्रिमं वाक्यं पठतु. रजसि प्रलयं गत्वा कर्मसङ्गेषु जायते. अत्र रजसि इति सप्तमी विभक्त्याम् अस्ति. रजस् इति प्रातिपदिकं, प्रलयं तृतीयाविभक्त्यां, गत्वा गम् धातोः त्वाप्रत्यये प्रत्ययोजनेन मकारस्य लोपः तदनन्तरं गत्वा इति रूपं भवति. कर्मसङ्गिषु सप्तमीविभक्ति बहुवचनं जायते. कर्मसङ्गिषु इति बहुवचने अस्ति. जायते जादातु आत्मनेपदि लट्लकार प्रथमाविभक्ति एकवचनरूपम्. अत्र जनी जनी प्रादुर्भावे इति धातुः. तदर्थमपि सूत्रमस्ति, जनी प्रादुर्भावे ज्ञा जनोर्जा इति सूत्रेण जनिधातोः प्रसङ्गे जा आदेशः भवति. तत् सूत्रं जनिधातोः प्रसङ्गे अपि च ज्ञाधातोः प्रसङ्गे कार्यं करोति. ज्ञाधातोः प्रसङ्गे जानाति इति रूपं, जनिधातोः प्रसङ्गे जायते इति आत्मनेपदरूपं साधयामः. तदर्थं ज्ञाजनोर्जा इति सूत्रं द्रष्टव्यम्. रजसि इति सप्तम्यन्तं पदमस्ति. प्रथमान्तं किमस्ति? रजः इति भवति. एकवारं रूपाणि द्वितीयापर्यन्तं वदतु. रज रजसि रजांसि रज रजसि रजांसि इति वा? मनः मनसि मनांसि, मनः मनसि मनांसि, एवं रूपाणि भवन्ति खलु. अत्र कर्मसङ्गीषु इति पदं सप्तमी विभक्ति बहुवचनरूपं दत्तमस्ति. प्रातिपदिकं किं, प्रथमान्तं किम्? कर्मसङ्गीषु प्रातिपदिकं कर्मसङ्गी इति भवेत्, कर्मसङ्गीन् इति प्रातिपदिकं. प्रथमाविभक्ति एकवचनरूपं, सोरि, कर्मसङ्गीन् इति भवेत् प्रातिपदिकम्. उत्तमं. प्रातिपदिकमस्ति कर्मसङ्गिन्, नकारान्तप्रातिपदिकं, किन्तु प्रथमाविभक्ति एकवचनरूपं कर्मसङ्गी खलु. उत्तमं. कर्मसङ्गिन् अथवा कर्मसङ्गी इति कथनेन कर्मासक्तः पुरुषः, कर्मासक्तेषु इष्टः, कर्मासक्तः पुरुषः इति वक्तव्यः. तत्र लिङ् धातुतः लयः इति रूपं सिद्ध्यति एरच् इति सूत्रेण. लिङ् इति धातुः अस्ति, ली धातुः तत्र दिवादिगणे अस्ति, ली धातुः दिवादिगणे अस्ति इति कारणतः लीयते इति रूपं सिद्ध्यति. ष्यन् विकरणप्रत्ययः आयाति खलु, अतः लीयते इति रूपं सिद्ध्यति. ली धातोः रूपमेव लयः, किन्तु प्र उपसर्गपूर्वकः इत्यतः प्रलयः इति रूपम् अस्ति. प्रलीयते, क्षीयते, जगति अस्मिन् इति प्रलयः. प्रलयः इति कथनेन कल्पान्तः इति भवति. अत्र ली धातोः प्रसङ्गे एव क्तान्तरूपं बहु विशिष्टमस्ति. रमेश् महोदय, भवान् वक्तुमिच्छति वा ली धातोः क्तान्तरूपम्? ली धातोः क्तान्तरूपं वा? तत्र लीन इति रूपं सिद्ध्यति. क्तान्तरूपं तत्र तकारः नास्ति, किन्तु नकारः कुतः आगतः इति प्रश्नः उदेति. तदर्थमपि सूत्रमस्ति इति भाति. लीन इति रूपमस्ति क्तान्तरूपम्. ली धातुतः लीयते इति लटिरूपं सिद्ध्यति इति विषयः. अत्र गत्वा इत्यत्र यथा मया पूर्वम् उक्तम्, अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक् निति इति सूत्रेण खित् प्रत्यये परे अनुनासिकलोपः भवति. गम् धातुतः गत्वा, रम् धातुतः रत्व, यम् धातुतः यत्व, तन् धातुतः तत्व, हन् धातुतः हत्व, तत्र अनुनासिकलोपः भवति. झलिक् निति इति लिखितम् अस्ति, झलिक् निति परे अनुनासिकलोपः इति. अत्र गम् इत्यत्र मकारलोपः भूत्वा गत्वा इति रूपं भवति. श्लोकस्य अर्थः कः इति प्रश्ने सति, रजोगुणे प्रवृद्धे म्रियमाणः पुरुषः कर्मासक्तेषु मनुष्येषु जायते इति उक्तमस्ति. रजोगुणे प्रवृद्धे म्रियमाणः पुरुषः कर्मासक्तेषु मनुष्येषु जायते. जायते इत्युक्ते अत्र उद्भवति इति अर्थः अस्ति. प्रादुर्भावे इत्यस्मिन् अर्थे खलु जनिधातुः, अतः जायते इति रूपं. जायते इत्युक्ते उद्भवति इत्युक्ते मरणकाले यदि रजोगुणः पुरुषे प्रवृद्धः भवति चेत् तर्हि सः कर्मासक्तः पुरुषः मनुष्यः इव पुनर्जन्म प्राप्नोति इति अर्थः. रजसी प्रलयं गत्वा कर्मसङ्गीषु जायते इति श्लोकात् उद्धृतं वाक्यम्. मरणकाले यदि रजोगुणः पुरुषे प्रवृद्धः भवति तर्हि सः कर्मासक्तः पुरुषः मनुष्यः इव जन्म प्राप्नोति इति अर्थः अस्ति. अग्रिमं वाक्यं रमेश महोदय भवान् पठतु. गोविन्दम् उक्त्वा तूष्णीं बभूव. बभूव इति कर्मपदमस्ति, लिट् लकारः क्रियापदमस्ति, लिट् लकारः तूष्णीं बभूव प्रथमपुरुषः प्रायः सः तूष्णीं बभूव प्रथमपुरुषः एव बभूव. अहमपि बभूव एव भवति इति अहं चिन्तयामि रूपं, परन्तु प्रथमपुरुष एकवचनमेव अस्ति. तूष्णीम् इति अव्ययपदमस्ति. उक्त्वा इति ता त्वा पदमस्ति. उक्त्वा तत्र सम्प्रसारणं भवति किति परे वचि स्वपि यजादीनां सूत्रेण सम्प्रसारणं भवति. वकारस्य स्थाने उकारः आदेशः भवति. सम्प्रसारणाच्च इति यत् अकारः अस्ति तत् अकार उकारस्थाने केवलम् उकारः एव तिष्ठति. च इति यद् अस्ति तस्य ककाचोः कुः जली परे जली तकारः जली अस्ति, तर्हि चोः कुः जली परे चकारस्य ककारः भवति. उक् त्वा इति रूपं सिद्ध्यति. गोविन्दं गोविन्दम् उक्त्वा गोविन्दम् उक्त्वा तूष्णीं बभूव. गोविन्दम् इति कर्मपदम् इति अहं चिन्तयामि. सः गोविन्दम् इति उक्त्वा न गोविन्दम् इति कर्मपदमेव. गोविन्दम् उक्त्वा सः तूष्णीं बभूव. गोविन्दं प्रति सः उक्तवान्. गोविन्दः यः अस्ति तर्हि कृष्णं उक्त्वा सः अर्जुनः तूष्णीम् अभवत्. उत्तमं. बभूव इत्यस्मिन् स्थाने अभवत् इति अपि वक्तुं शक्यते, किन्तु अभवत् इति लङ् लकाररूपमस्ति, बभूव इति लिट् लकाररूपमस्ति. भूधातुतः लिट् लकाररूपमेव बभूव अस्ति. तत्र द्वित्वं दृश्यते खलु अस्मिन् रूपे, इत्युक्ते लिट् लकारप्रसङ्गे द्वित्वं भवति. तदर्थं वयं द्वित्वप्रकरणे एकं सूत्रं पठितवन्तः, लिटि धातोरनभ्यासस्य इति सूत्रमस्ति. लिटि धातोरनभ्यासस्य एकाचो द्वे प्रथमस्य लिटि धातोरनभ्यासस्य इत्यादीनि सूत्राणि तत्र कार्याणि कुर्वन्ति इति विषयः. लिटि धातोरनभ्यासस्य इति सूत्रेण लिट् लकारप्रसङ्गे अनभ्यासधातोः द्वित्वं भवति. एकाच् धातुः भूधातुः एकाचो द्वे प्रथमस्य इति सूत्रमपि तत्र कार्यं करोति. बभूव इति लिट् लकाररूपम् अस्ति. एवमेव गोविन्दः इति पदमस्ति, विद् धातुतः साधितं रूपं. विन्दः गाः विन्दति अथवा गां विन्दति इति अपि भवितुं शक्नोति. तूष्णीम् इति अव्ययपदमस्ति. तूष्णीम् इत्युक्ते मौनम् इति भवति, मौनेन स्थितवान् इति, मौनी इत्यपि वक्तुं शक्यते. अत्र भूधातोः रूपं बभूव. पच् अस्ति चेत् पपाच इत्यादीनि रूपाणि लिट् लकाररूपाणि. लिट् लकारप्रसङ्गे द्वित्वं भवति लिटि धातोरनभ्यासस्य सूत्रेण. अपि च परोक्षभूतकालः, अतः परोक्षे लिट् इति सूत्रेण लिट् लकारः विहितः भवति तत्र. तूष्णीं भावः मौनावलम्बनम् इति भवति. तूष्णीं भूत्वा अथवा तूष्णीं भूय इत्यादीनि रूपाणि अपि सन्ति. अत्र गाः विन्दति इति वदामि चेत् गोशब्दस्य रूपाणि अस्माभिः ज्ञातव्यानि. द्वितीयापर्यन्तं वर्षाभगिनी गोशब्दस्य रूपाणि वदतु. गौः गावौ गावः गां गावौ गोः गाः गाः सन्ति. उत्तमं, धन्यवादाः. गौः गावौ गावः, गां गावौ गाः. गाः इति द्वितीया विभक्ति बहुवचनरूपमस्ति. गाः विन्दति इति गोविन्दः इति रूपाणि भवन्ति. अग्रे सरेम. सुजाता भगिनी अग्रिमं वाक्यं पठतु. दुर्योधनः पाण्डवानेकं दृश् धातु अस्ति, द्रोणम् अब्रवीत्. दुर्योधनः पुल्लिङ्गप्रथमायुवत् एकवचनमस्ति. पाण्डवानीकं कर्मपदमस्ति. दृष्ट्वा दृश्धातुतः त्वान्तरूपमस्ति. त्वां त्वा प्रत्ययः अस्ति, दृष्ट्वा भवति. तत्र औपदेशिकधातोः रूपं जानाति वा? दृशिर् दृशिर् दृशिर् इत्यत्र इत्संज्ञा कथं भवति? दृशिर् इति औपदेशिकधातोः रूपं. दृशिर् हलञ्चनेन रेफस्य महोदय वदतु. एकं वार्तिकमस्ति, वार्तिकेन वदति. इर् अपि इति संज्ञावाच्य. उत्तमम्. इरः इति संज्ञावाच्या खलु? आं भगिनि. उत्तमं, चिन्ता मास्तु. वयं सर्वे मिलित्वा चिन्तनं कुर्मः, तावदेव. चिन्ता मास्तु, न वदति चेत् अपि तत्र समस्या नास्ति. वयं सर्वे मिलित्वा पठामः खलु? अस्तु. अत्र इरः इति संज्ञावाच्या इति वार्तिकेन इर् इति शब्दसमुदायस्य इति संज्ञा भवति, न तु पृथक्तया. तत्र पृथक्तया इति संज्ञा न करणीया. इर् इर् इत्यत्र रेफस्य इति संज्ञा हलन्त्यं सूत्रेण, इकारस्य इति संज्ञा अनु उपदेशजनुनासिक इति सूत्रेण तथा पृथक्तया न कुर्मः. केवलं मिलित्वा शब्दसमुदायस्य इति संज्ञा मिलित्वा कुर्मः. इरः इति संज्ञा वाच्या इति वार्तिकेन कुर्मः खलु? तेन तत्र लौकिकधातुः दृश् भवति. दृश्योगः क्त्वा इति स्थितिः अस्ति. अत्र रमेश महोदय भवान् वदतु, दृश्योगः क्त्वा इत्यत्र किं किं भवति दृष्ट्वा इति साधयितुं? दृश्योगः त्वा प्रथमं दृश् इति यद् शकारः अस्ति, तत् शकारः चषांशः चषांशः तस्य पूर्णसूत्रं विस्मृतवान्. तत्र महोदय तत्र सूत्रमस्ति, व्रश्च भ्रश्च सृज मृज यज राज भ्राज चषांशः. जराजराजचषांशः इति सूत्रेण षकारस्य षत्वं मूर्धन्य षकारः भवति. मूर्धन्यषकारः यदि भवति तत्र षकारतकारयोः सुनाष्टुः सूत्रेण तकारस्य ठकारः भवति. दृष्ट्वा रूपं सिद्ध्यति. बहु सम्यक्. तत्र कार्यद्वयमस्ति. आदौ तालव्यशकारान्तधातुः दृश् इति, तालव्यशकारान्तधातुः अस्ति इत्यतः तत्र हल्सन्धिकार्याणि भवन्ति. इत्युक्ते तालव्यशकारस्य स्थाने मूर्धन्यशकारः प्रथमसोपाने आयाति. प्रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः छशाम् इति कथनेन तत्र तालव्यशकारान्तधातुषु इति अर्थः अस्ति. षष्ठी बहुवचनरूपमस्ति छशाम् इति. तत्र शः इति कथनेन शकार आदेशः भवति. शः इति प्रथमान्तं पदमस्ति. तेन सूत्रेण आदौ षत्वं भवति, पश्चात् ष्टुत्वं भवति. षत्वं भिन्नं, ष्टुत्वं भिन्नं. शकारस्य प्रभावेण ष्टुनाष्टुः सूत्रेण मूर्धन्य टकारः, दन्त्यतकारस्य स्थाने मूर्धन्य टकारः आयाति, अतः दृष्ट्वा इति रूपं भवति. द्रोणम् इति कर्मपदमस्ति. इदानीं भगिनी वदतु. आं भगिनि, द्रोणम् अब्रवीत् ब्रू धातुतः लङ्लकाररूपम् अस्ति अब्रवीत्. उत्तमं. ब्रूयि धातु वदतु. ब्रूयि धातुतः लङ्लकाररूपम् अस्ति अब्रवीत्. उत्तमं. तत्र धातुः उभयपदी, किमर्थम्? ञकारस्य इत्संज्ञा भवति इत्यनेन उभयपदी भवति. उत्तमं. तत्र स्वरितनितकर्तृभिप्राये क्रियाफले सूत्रेण धातुः उभयपदी भवति खलु? आं भगिनि. उत्तमं. सः धातुः व्यक्तायां वाचि इत्यस्मिन् अर्थे अस्ति. अपि च पाण्डवानीकम् इति पदं दत्तमस्ति. वर्षा भगिनी भवती वदतु, अत्र समस्तपदम् अस्ति, समासः कः? पाण्डवानीकं तत्पुरुषसमासः. पाण्डवाना आनीकम् इति षष्ठी तत्पुरुषः. अत्र आनीकम् अस्ति वा अनीकम् अस्ति वा? अनीकम्, अनीकं, सोरि. अत्र अत्र मया किं दृष्टम् इत्युक्ते अनीकम् इति नपुंसकले अस्ति, पुंलिङ्गपदमपि अस्ति इति मया दृष्टमासीत्. अत्र पाण्डवानाम् अनीकम् इति भवति चेत् तत्र समासः कः? षष्ठीतत्पुरुषसमासः. उत्तमं. षष्ठीतत्पुरुषसमासः अस्ति. पाण्डव इति प्रथमपदस्य प्रातिपदिकम्, अनीक इति उत्तरपदस्य प्रातिपदिकम् अस्ति. पाण्डवयोगः अनीक इति स्थितिः. तत्र सवर्णदीर्घसन्धिकार्यमपि अस्ति खलु? उत्तमम्. सुजाता भगिनी अग्रे पठतु. भीष्मः शङ्खं ध्माधातु अस्ति, हर्षं जनयति. भीष्मः अकारान्तपुंलिङ्गे एकवचनमस्ति. शङ्खं कर्मपदमस्ति. ध्माधातुतः त्वा प्रत्यययोजनेन ध्मा त्वा भवति. हर्षं हर्षमपि कर्मपदं भवति. जन् धातुतः जनयति, जनयति अत्र क्रियापदं, क्रियापदं भवति जनयति, क्रियापदं भवति. अत्र अध्माधातुः सकर्मकः, अतः शङ्खम् इति रूपमस्ति. प्रथमान्तं तु शङ्खः इति पुंलिङ्गपदमेव, पुंलिङ्गपदमस्ति. तत्र ध्मा इति धातोः रूपम् अस्ति. तत्र क्त्वा प्रत्ययस्य योजनेन ध्मात्वा, तत्र किमपि कार्यं नास्ति खलु? नास्ति. वदतु, तत्र किं वक्तव्यं? ध्मा योगः त्वा प्रत्ययः आयाति. ककारस्य इत्संज्ञा भवति लशक्वतदिति इत्यनेन त्वा एव अवशिष्यते, मात्वा भवति. अत्र तुमुन्नन्तं वदतु. तुमुन्नन्तं ध्मातुं भवति. त्मा योगः तुमुन्, तुमुन् इत्यस्य तुम् एव अवशिष्यते. द्मा योगः तुम् ध्मातुम्. उत्तमं. ध्मातुं तावदेव. अपि च ध्मातः इति क्तान्तरूपं, ध्मातवान् इति क्तवत् रूपम् अस्ति. एवमेव ल्यबन्तरूपं वक्तुमिच्छामश्चेत् प्राध्माय इति भवति. इत्युक्ते प्रा उपसर्गः अस्ति चेत् प्रायोगः ध्मायोगः ल्यप्, तत्र प्रध्माय एवं रूपाणि भवन्ति. अत्र वार्ता का इत्युक्ते ध्मा इति धातोः रूपम् अस्ति. अर्धधातुकप्रक्रिया, क्त्वान्तरूपसिद्धिः अर्धधातुकप्रक्रिया. अतः धम आदिष्टः न भवति तत्र. सार्वधातुकलकारेषु एव धम आदेशः भवति विशिष्टसूत्रेण, धात्वादेशः भवति. किन्तु अत्र तादृशी स्थितिः नास्ति. केवलं धातुं स्वीकुर्मः, तस्मात् परम् अर्धधातुकप्रत्ययं योजयामः. धुमायोगः तुमुन् धुमातुं धुमायोगः त्वा धुमात्वा एवं रूपाणि भवन्ति. अपि च अत्र धुमात्वा इति कृदन्त अव्ययं कृदन्तव्ययं केन सूत्रेण अव्ययं भवति क्त्वान्तपदम् कृदतिङ् इत्यनेन कृदतिङ् इति सूत्रेण किं भवति ये प्रत्ययाः अतिङ् प्रत्ययाः कृत् प्रत्ययाः भवन्ति इत्युक्ते त्वाप्रत्ययः क्त्वाप्रत्ययः तिङ् प्रत्ययः नास्ति इत्यतः अतिङ् प्रत्ययः अस्ति इत्यतः कृत् प्रत्ययः भवति इति खलु. अर्धधातुककृत् प्रत्ययान्तरूपं धुमात्वा इति खलु. अत्र क्त्वातोसुन् कसुनः इति विशिष्टसूत्रेण क्त्वान्तपदानि अव्ययानि भवन्ति. किन्तु संस्कृतव्याकरणे केवलं पञ्चसूत्राणि एव सन्ति. केवलं पञ्चभिः सूत्रैः एव शब्दानाम् अव्ययसंज्ञा दीयते. इत्युक्ते अव्ययसंज्ञां ज्ञातुं केवलं पञ्चसूत्राणि ज्ञातव्यानि. तत्र पञ्चभिः सूत्रैः एव अव्ययसंज्ञा दीयते. प्रथमम् अस्ति स्वरादिनिपातम् अव्ययम्, अपि च कृण्मेजन्तः, क्त्वातोसुन् कसुनः इत्यादीनि केवलं पञ्चसूत्राणि एव पञ्चभिः सूत्रैः अव्ययसंज्ञा दीयते. किन्तु अत्र जनिधातुः अकर्मकः, किन्तु अस्मिन् वाक्ये कर्मपदमस्ति. इति पुंलिङ्गपदमेव. हर्षं जनयति इति लिखितमस्ति. तत्र चिन्तनं किं वदतु. सुजाता भगिनी वदतु. निजन्तरूपम् अस्ति भगिनि. इत्युक्ते जनीधातुः अकर्मकधातुः एव. तत्र लटीरूपमस्ति, अणिजन्तलटीरूपमस्ति, जायते जायते. तत्र सङ्गात् सञ्जायते इति तत्र कर्मपदं न सिद्ध्यति. जायते इति रूपं पश्यामश्चेत् तत्र जायते इति रूपम् आश्रित्य कर्मपदं न सिद्ध्यति. किन्तु निजन्तरूपमस्ति इति कारणतः कर्मपदं स्वीकर्तुं शक्नोति. जनयति इति निजन्तरूपमस्ति, णिच्युक्तं लटीरूपम्, अतः हर्षं जनयति इति रूपं दत्तमस्ति खलु. अग्रे पठतु. माधवः अत्र इतोपि एकः विषयः अस्ति. निजन्तप्रयोगेषु प्रयोजककर्ता प्रयोज्यकर्ता इति कर्तृद्वयं वर्तते. अत्र भीष्मः प्रयोज्यकर्ता, जनयति इति णिजन्तरूपमस्ति. अन्यानि वाक्यानि कानिचन वाक्यानि अहं वदामि. वेपधुश्च शरीरे मे रोमहर्षश्च जायते इति वाक्यमस्ति, गीतायाः वाक्यमेव. वेपधुश्च शरीरे मे रोमहर्षश्च जायते. तत्र जायते इति अणिजन्तलटीरूपं. ध्यायतो विषयान् पुंसः सङ्गस्तेषु उपजायते इति अस्ति. ध्यायतो विषयान् पुंसः सङ्गस्तेषु उपजायते, तत्रापि जायते इति रूपमस्ति. तत्र कर्मपदं न सिद्ध्यति तेषु वाक्येषु, किन्तु अत्र णिजन्तरूपमस्ति इत्यतः कर्मपदं स्वीकर्तुं शक्नोति. जनयति इति एकं रूपमस्ति, जनयते इति अन्यद् रूपमपि अस्ति. किमर्थम् तत्र कोऽपि वदतु. रमेश महोदय वदतु. जनयते रूपम् अस्ति, जनयते रूपमपि अस्ति. त्वरितकर्तव्यप्राये क्रियाफले इति सूत्रेण यत्र आत्मनेपदि प्रत्ययाम् उपयोगं कुर्मः तत् स्वस्य कर्तरि एव जनयति इति वक्तुं शक्यते. यत्र कर्मफलं यत्र कर्मफलं कर्तरि न भवति यत्र कर्मफलं कर्तरि न भवति तत्र परस्मैपदी उपयोगं कर्तुं शक्यते. उत्तमम्. इत्युक्ते तत्र जनयति रूपम् अस्ति, जनयते रूपमपि अस्ति. कथम् इति प्रश्ने सति णिचश्च इति सूत्रमस्ति. णिचश्च इति सूत्रेण णिजन्तधातोः परं कर्तृभिप्राये क्रियाफले आत्मनेपदसंज्ञकप्रत्ययाः अपि आयान्ति इति विषयः. अतः जनयते रूपमपि अस्ति. तत्र णिचश्च सूत्रेण णिजन्तधातूनां रूपाणि तत्र उभयपदिरूपं भवति, इत्युक्ते आत्मनेपदिरूपमपि भवितुं शक्नोति. कर्तृभिप्राये क्रियाफले आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति णिजन्तधातोः परम् इति विषयः. तेन जनयते इति रूपमपि साधयितुं शक्नुमः. दशमं वाक्यं सूर्यकुमारी भगिनी भवती वदतु. धन्यवादाः. माधवः स्यन्दने स्वात्वा पञ्चजन्यम् अधमत्. माधवः अकारान्त पुल्लिङ्ग प्रथम एकवचनं स्यन्दने स्यन्दने सप्तमी एकवचनं प्रथमान्तं रूपं किं स्यन्दनं. स्यन्दनम् इति कीदृशं पदं ल्युडन्तं खलु. स्यन्द् स्यन्द् धातुः अस्ति चेत् स्यन्दनं भवितुं शक्नोति खलु. उत्तमं. स्यन्दनम् इत्युक्ते रथः खलु. उत्तमम्. अत्र माधवः इति प्रसङ्गे वर्षा भगिनी भवती वदतु. माधवः माधवः माधवः प्रश्नः किं मधोः कुले जातः इति माधवः इति भवति वा, नो चेत् मायाः धवः इति भवति वा. भवति भवति मायाः धवः अपि विष्णुसहस्रनामे अस्ति तत् तत् विग्रहं. कृपया वदतु वदतु वदतु. मायाः धवः इत्युक्ते कान्सर्ट् आफ् लक्ष्मीदेवी इति भवति. मा इत्युक्ते लक्ष्म्याः अन्यद् गलदेवता इति अस्ति अमरकोशे वदति. तत्र मा रमा मङ्गलदेवता इत्युक्ते मा इति लक्ष्म्याः अन्यत् नाम अस्ति. मायाः धवः इति भवितुं शक्नोति. माधवः तस्याः धवः इत्युक्ते पतिः इति अर्थः अस्ति. लक्ष्म्याः पतिः माधवः इति अर्थः अस्ति तत्र. स्यन्दनम् इति ल्युडन्तपदमस्ति. लक्ष्मीः तत्र विसर्गः स्यात्. षष्ट्यन्तं पदमस्ति लक्ष्म्याः इति पदं. लक्ष्म्याः पतिः लक्ष्मीपतिः अथवा माधवः मायाः धवः इति भवितुं शक्नोति. स्थाधातुतः स्थित्वा इति रूपं सिद्ध्यति. तत्र चिन्तनं किं रमेश महोदय वदतु. स्थाधातुतः स्थित्वा स्थाधातुतः स्थित्वा स्था अनिट् अस्ति तिष्ठति स्था अनिट् अस्ति स्था अनिट् अस्ति इति मम चिन्तनमस्ति. तर्हि इडागमः कथम् आयातवान् स्थितः कित् परे इडागमः भवति वा. तत्र एकं विशिष्टं सूत्रम् अस्ति. धातुः तु यथा भवता उक्तं धातुः तु अनिट् धातुः एव. स्थाधातुः तत्र मूर्धन्यषकारादिधातुः ष्ठा इति अस्ति. तत्र बहु किमपि चिन्तनमस्ति. निमित्तापाये नैमित्तिकस्यापि अपायः अपि च धात्वादेः सहसः इत्यादीनि सूत्राणि आयान्ति तस्मिन् प्रसङ्गे. धातुः तु अनिट् एव. अनिट् धातुः अस्ति किन्तु इडागमः दृश्यते. स्थित्वा इति रूपं दृश्यते किमर्थम् इत्युक्ते तत्र इडागमप्रसङ्गे धातुः सेट् प्रत्ययः अपि सेट् अस्ति चेत् इडागमः भवति इति सामान्यनियमः. किन्तु तत्र बहवः अपवादाः सन्ति इति वार्ता. अत्र इकारः कुतः आगतः इति प्रश्ने सति एकं विशिष्टं सूत्रमस्ति, द्यति स्यति मास्थाम् इत्तिकिति इति सूत्रं, द्यति स्यति मास्थाम्, मास्थाम् इति कथनेन मा धातोः प्रसङ्गे स्था धातोः प्रसङ्गे इत् इकारादेशः भवति, किति परे इत्तिकिति इति अन्ते आयाति इति कृत्वा अत्र तकारादिकित्तिप्रत्ययः क्त्वा प्रत्ययः तकारादिकित्तिप्रत्ययः इति कृत्वा तत्र स्थित्वा इति रूपं सिद्ध्यति. क्तान्तरूपं किमस्ति? क्तान्तरूपं स्थितः, क्तवतु रूपमस्ति, क्तवतु स्थितवान्, क्तिन् रूपं स्थितिः, उत्तमं स्थितिः इति अस्ति. इत्युक्ते स्थित्वा, स्थितिः, स्थितवान्, स्थितम् अथवा स्थितः इत्यादिषु ककारः इति संज्ञकः, कित् प्रत्यये परे द्यतिस्यति मास्थाम् इति किति इति विशिष्टसूत्रेण इकारादेशः भवति, अतः स्थित्वा इति रूपं भवति. साधु. अत्र पाञ्चजन्यम् इति पदं दत्तमस्ति. पाञ्चजन्यम् इति विष्णोः शङ्खः. पञ्चजने भवम् इति कथनेन पाञ्चजन्यम् इति भवति, तद्धितान्तं पदमस्ति. पञ्चजनाद् उपसङ्ख्यानम् इति वार्तिकेन निर्मितं पदं. गम्भीरे भवः, गम्भीरे भवं, गाम्भीर्यम् इव पञ्चजने भवं पाञ्चजन्यम् इति रूपं भवति. अत्र पाञ्चजन्यधरः माधवः, कृष्णः, कृष्णः पाञ्चजन्यं धारयति इति विषयः. पञ्चजनोः विषये ज्ञातव्यमेव. पञ्चजने भवं पाञ्चजन्यम् इति विषयः. विष्णोः शङ्खः अथवा कृष्णस्य शङ्खः. अधमत् प्रसङ्गे सूर्यकुमारी भगिनी भवती वदतु. धातुतः लङ्लकार प्रथम एकवचनं. अत्र रूपाणि वदतु एकवारम्. अधमत्, अधमताम्, अधमम्, अधमः, अधमथम्, अधमथ, अधमथ, अधमाम, अधमाव, अधमाम. अधमम्, अधमाव, अधमाम खलु? अधमं, क्षम्यताम्, आम्, अधमम्. उत्तमपुरुष एकवचनम् अस्ति अधमम्. आम्. लुङ् लङ् लृङ्क्षु अट् उदात्तः. लृङ् लङ् लृङ्क्षु अडुदात्तः इति सूत्रेण अट् आगमः भवति खलु? भगिनि, उत्तमं. लङ्लकारे अग्रिमं वाक्यं करोतु. योधाः प्राणान् त्यक्त्वा युद्धार्थम् अवस्थिताः. योधाः इद् धातुतः त्वान्तरूपं भगिनि न इद् योधाः युद्धधातुतः घञ्योजनेन योधः इति रूपं सिद्ध्यति. किन्तु युद्धधातुतः तृच् योजनेन योधृ, योधृ. ओके. तृच् प्रत्ययः कीदृशः? तृच् प्रत्ययः कि अर्धधातुक कित् नित् णित् णित् भिन्नः. आम् खलु? ओके. गुणः भवति, गुणः भवति. भवती वक्तुमिच्छति वा अस्मिन् प्रसङ्गे योधृ इति प्रातिपदिकं सिद्ध्यति, युद्ध इति धातुतः तृच् प्रत्ययः कीदृशः इत्युक्ते तृच् प्रत्ययः अर्धधातुकः, अर्धधातुकं शेषः इति सूत्रेण अर्धधातुकः. तत्र अर्धधातुक कित् नास्ति, नित् नास्ति, इणित् नास्ति, णित् नास्ति इत्यतः तेभ्यः भिन्नः, अतः गुणकार्यं भवति खलु? भगिनि. पुगन्तलघुपदस्य च इति सूत्रेण उदुपदधातुषु तृच् प्रत्यये परे गुणकार्यं भवति, अतः युद्धयोगः तृच् योधृ इति प्रातिपदिकमस्ति, किन्तु प्रथमाविभक्त्यन्तं रूपं योद्धा भवति खलु. तत् पदं भिन्नं, योधः पदं भिन्नम्. योधः इति पदं भिन्नं, योद्धा इति पदं भिन्नं खलु. तृच् योग चेत् योधा योद्धा भवति, योद्धा भवति. तत्र इतोपि अन्यानि सन्धिकार्याणि सन्ति योद्धा इत्यत्र, किन्तु युद्धधातुतः योधः, अत्र योधः इति पदं दत्तमस्ति. योधः योद्धा द्वयोः अर्थः तु समानः, किन्तु द्वयोः अन्ते स्थितः प्रत्ययः भिन्नः इति मम अवगमनमस्ति. अत्र प्रथमपुरुष बहुवचनम् अस्ति. उत्तमं. प्रणान् प्राणं प्राणां क्षम्यतां. द्वितीयबहुवचनमस्ति. त्यज् धातुतः क्त्वान्तरूपं त्यक्त्वा भवति. अत्र कति प्राणाः सन्ति? कति प्राणान् सन्ति? कति प्राणाः सन्ति? वर्षा भगिनी वदतु कति प्राणाः सन्ति. ओ ओके. पञ्चप्राणाः. ते के? प्राणोपानसमानश्चोदानव्यानः. उत्तमम्. अपि च प्राणाः अस्य सन्ति इति प्राणी खलु. प्राणिन् इति नकारान्तप्रातिपदिकमस्ति, प्रथमान्तं रूपं प्राणी अस्ति इति. अत्र युद्धार्थम् इति पदं दत्तमस्ति. सूर्यकुमारी भगिनी वदतु युद्धार्थम् इति कीदृशं पदम्? लुडन्तं न. युद्ध अत्र समस्तपदं युद्धार्थं. आम् युद्ध अर्थं समस्तपदं सन्धि भवति युद्धार्थं. तत्र किञ्चित् चिन्तनमस्ति. रमेश् महोदय, भवान् जानाति चेत् वदतु युद्धार्थम् इत्यस्मिन् प्रसङ्गे. तत्र चतुर्थि भवति वा इति. उत्तमम्. चतुर्थि तदार्थार्थबलिहितसुखरक्षितैः इति सूत्रेण भवितुम् अर्हति युद्धार्थम्. तत्र युद्धाय इदम् इति विग्रहवाक्यं भवति. युद्धाय इदं युद्धार्थम् इति विग्रहवाक्यं भवति. चतुर्थी तत्पुरुषसमासः भवति, किन्तु चतुर्थी तत्पुरुषसमासस्य प्रसङ्गे विधायकसूत्रमस्ति चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति. चतुर्थी तत्पुरुषसमासस्य विधायकसूत्रम्. किन्तु अत्र पदं नपुंसकलिङ्गे अस्ति, द्वितीयाविभक्ति एकवचने अस्ति. इत्युक्ते कर्मत्वं नपुंसकलिङ्गत्वं वक्तव्यं. किमर्थम् इत्युक्ते इदं पदं क्रियाविशेषणमस्ति, क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्गत्वं च वक्तव्यं. तत्र एकं वार्तिकमस्ति, विशिष्टवार्तिकेन एतत् पदं नपुंसकलिङ्गे एव भवति, द्वितीयाविभक्ति एकवचने एव भवति. समासः तु चतुर्थी तत्पुरुषसमासः एव, किन्तु क्रियाविशेषणमस्ति इति कारणतः नपुंसकलिङ्गरूपं द्वितीयाविभक्ति एकवचनरूपं भवति. क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्गत्वं च वक्तव्यम् इति तत्र उच्यते. चतुर्थी तत्पुरुषसमासः अस्ति. अवस्थिताः इति पदं सूर्यकुमारी भगिनी वदतु. अव उपसर्गसहित स्थाधातु क्रान्तरूपम् अवस्थिताः बहुवचनमस्ति. उत्तमम्. मया पूर्वम् उक्तमेव द्यतिस्यति मास्थाम् इत्तिकिति इति सूत्रेण तकारादिकित् प्रत्यये परे इकारादेशः भवति इत्यतः, यद्यपि धातुः स्था तथापि आकारस्य स्थाने इकारादेशः भवति विशिष्टसूत्रेण. अतः स्थित इति रूपं सिद्ध्यति. धातुः तु स्था अस्ति, अव उपसर्गपूर्वक स्था धातुतः क्ताप्रत्ययान्तरूपम् अवस्थित प्रातिपदिकं. किन्तु अत्र योधाः अवस्थिताः कथम् इत्युक्ते प्राणान् त्यक्त्वा अवस्थिताः इति विषयः. त्यज् धातुतः त्यक्त्वा इति भवति. अग्रिमवाक्यं भवती एव पठतु. वयं स्वजनं हन् धातु अस्ति, हत्वा सुखिनः न भवामः. पूर्वमेव चर्चितवन्तः नकारलोपः भवति, अनुनासिकलोपः हत्वा. नो क्षम्यतां, नकारस्थाने न स्वान्तरूपं हत्वा भवति. वयम् अस्मत्शब्दस्य बहुवचनं. तत्र रूपाणि रूपाणि द्वितीयापर्यन्तं वदतु. अहम्, आवां, वयं, माम् माम् आवाम् अस्मान् अस्मान् अस्मान् उत्तमम्. अग्रे स्वजनं स्वजनः, तत्र स्वजनः इति प्रथमान्तं पदं. स्वस्य जनाः, निजजनाः इति बान्धवाः इति अर्थः अस्ति. स्वजनः इति प्रथमान्तं पदमस्ति, स्वजनं कर्मपदमस्ति. हन् धातुतः हत्वा तत्र किम् अस्ति? क्वान्तरूपं सूत्रम् अनुनासिकलोपः, अनुनासिकलोपः एव गत्वा एव हत्वा हत्वा. उत्तमम्. अत्र अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक्निति इति सूत्रम् अस्ति. तेन अनुनासिकलोपः भवति. अत्र हन् धातोः प्रसङ्गे लटीरूपं किमस्ति? हन् धातु हन्ति हन्ति, तत्र किमपि कार्यं नास्ति खलु? अदादिगणे अस्ति, अदादिगणे अस्ति इति कारणतः हन् योगः ति हन्ति हन्ति तावदेव इति कृत्वा तत्र अदादिगणे शप्रत्ययः लुक् भवति खलु. रूपाणि भवन्ति, घ्नन्ति, तदर्थमपि सूत्रमस्ति घ्नन्ति. रमेश महोदय वदतु, घ्नन्ति इत्यत्र सूत्रं किम्? न जानामि महोदय. एकं सूत्रमस्ति तत्र हन् धातोः प्रसङ्गे तत्र हो हन्तेर्निन्नेषु इत्येकं सूत्रमस्ति. हो हन् हन् धातोः प्रसङ्गे तत् सूत्रं कार्यं करोति. हन् धातोः प्रसङ्गे ल्युडन्तं किं भवति भगिनि, सूर्यकुमारी भगिनि? ल्युडन्तं हननं हननं. कृतान्तरूपं किं भवति? हतः. तावत् रूपं हन्तवान् हतवान् हतवान् इत्युक्ते हत्वा, हतः, हतवान् इत्यादिषु नकारलोपः अनुनासिकलोपः भवति. ओके, उत्तमम्. अपि च हन् धातोः णुवुल्लन्तरूपमस्ति घातकः, तत्रापि विशिष्टं सूत्रमस्ति. घातकः इति रूपमस्ति. घकारः कुतः आगतः इति प्रश्नः उदेति, तदर्थमपि सूत्रमस्ति. हन् धातोः णुवुल् प्रत्ययान्तरूपं घातकः, घ्नन्ति इत्यादीनि रूपाणि सन्ति. विशिष्टसूत्रेण घातकः इति रूपं सिद्ध्यति तत्र. सुखिनः इति पदं दत्तमस्ति, तत् कीदृशं पदम्? क्तान्तपदम्. सुखिनः वर्षा भगिनी भवती वदतु. कथितार्थपदं महोदय, सुखिन् इति प्रातिपदिकं, सुखी, सुखिनौ, सुखिनः इति रूपम्. उत्तमम्. तत्र रूपाणि द्वितीयपर्यन्तं वदतु. सुखी सुखिनौ सुखिनः सुखिनं सुखिनौ सुखिनः. उत्तमं. नकारान्तपदमस्ति. सुखिन् प्रातिपदिकं प्रथमान्तं सुखी इति भवति. किन्तु सुखिनः इति बहुत्र आयाति. कुत्र? द्वितीयविभक्ति बहुवचने सुखिनः आयाति. पञ्चमीविभक्ति एकवचने सुखिनः आयाति. षष्टिविभक्ति एकवचने अपि सुखिनः आयाति. सुखी सुखिनौ सुखिनः तत्र प्रथमाविभक्ति एकवचनमपि सुखिनः एव. अत्र विभक्तिः का अस्मिन् वाक्ये? सुखिनः न भवामः. द्वितीय बहुवचनं. किमर्थं द्वितीया? भवामः भूधातुः अकर्मकः. ओके. सुखिनः न भवामः. अत्र लघुवाक्यं किम्? वयं भवामः. वयं कथं भवामः? वयं सुखिनः भवामः. वयं सुखिनः द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. वयं भवामः, वयं सुखिनः भवामः. कथं? स्वजनं हत्वा इति तत्र विषयः अस्ति. वयं बहुवचनं भगिनि. प्रथमा बहुवचनम्. ओके. यद्यपि सुखिन् प्रातिपदिकस्य रूपं सुखिनः इति तस्मिन् शब्दे बहुत्र दृश्यते, तथापि अत्र अस्मिन् वाक्ये केवलं प्रथमा बहुवचनं सुखिनः भवामः इत्यत्र प्रथमाविभक्ति बहुवचनरूपं दत्तमस्ति. अत्र इन् प्रत्यय भगिनि तद्धितांशम्. इनि प्रत्ययः. विनिकत्रय. सुख इति प्रातिपदिकमस्ति. अदन्तप्रातिपदिकेभ्यः एव इनि प्रत्ययः विहितः भवति. अत इनि ठनौ इति सूत्रमस्ति. अत इति कथनेन तत्र तपरकरणं कृतमस्ति. अतः इति कथनेन ह्रस्व अकारान्त प्रातिपदिकेभ्यः इति अर्थः खलु? उत्तमम्. अत्र अतः इति कथनेन व्याकरणे तपरकरणं कृतमस्ति इत्यतः अत इनि ठनौ इति सूत्रं. तेन सूत्रेण इनि प्रत्ययः विहितः. ठनौ ठन् इति एकः प्रत्ययः अस्ति. इत्युक्ते न केवलम् इनि प्रत्ययस्य प्रसङ्गे, ठन् प्रत्ययस्य प्रसङ्गे अपि तत् सूत्रं कार्यं करोति. ह्रस्व अकारान्तप्रातिपदिकेभ्यः एव इनि प्रत्ययः विहितः भवति. गुण इत्यत्र ह्रस्व अकारान्तप्रातिपदिकमस्ति. रूप इत्यत्र रूप इति प्रातिपदिकं ह्रस्वकारान्तप्रातिपदिकम्. अतः रूपिन् अथवा रूपी इत्यादीनि रूपाणि भवन्ति. हत्वा इति लिखितम् अस्ति. हत्वा इत्यस्मिन् स्थाने विनाश्य इति वदामि. विनाश्य इति कीदृशं पदम्? लवन्तं पदम्. तत्र चिन्तनं किम्? वि उपसर्गतः नस् धातुतः नाश्य भवति. तत्र धातुः नश् अस्ति. नश् धातुतः वि उपसर्गपूर्वक नश् धातुतः ल्यप् योजनेन विनश्य भवति, न तु विनाश्य. विनश्य इति अणिजन्तं ल्यबन्तम्. ओके. विनाश्य निजन्तं ल्यबन्तम्. उत्तमं. णिजन्तरूपम् अस्ति. उत्तमं. नश्यति इति लटिरूपं, नाशयति निजन्तरूपं. निजन्तयुक्तं लटिरूपम् अस्ति. उत्तमं. तत्र हत्वा इत्यत्र विनाश्य इति रूपमपि लेखितुं शक्नुमः. इदानीं वर्षा भगिनी भवती करोतु. महोदय, प्रश्नं अवगच्छामि. किं करणीयम्? अग्रिमं वाक्यम्. अग्रिमं वाक्यं? हा, ओके, सोरि. अर्जुन स्वधर्ममपि च अवेक्ष्य न विकम्पितुम् अर्हसि. अर्जुन सम्बोधनप्रथम स्वधर्मं द्वितीयविभक्ति एकवचनम् अपि अव्ययपदं स्वस्य धर्मः सधर्म स्वस्य धर्मः सधर्मः द्वितीयाविभक्ति एकवचनम् अपि च अवेक्ष्य अवयोगः ईक्ष् योगः ल्यप् अत्र गुणसन्धि भूत्वा अवेक्ष्य इति रूपं सिद्ध्यति न विकम्पितुम् इति वियोगः कम्प् धातु तुमन् प्रत्ययः कम्प् इति धातु इडागम अनुकूलधातु विकम्पितुम् इति रूपं सिद्ध्यति विकम्पितुम् अर्हसि अर्ह धातु मध्यमपुरुष द्वितीयविभक् मध्यमपुरुष एकवचनरूपम् अर्हसि इति उत्तमम् अत्र स्वधर्मः इत्युक्ते आत्मधर्मः निजधर्मः इत्यपि वक्तुं शक्यते क्षत्रियाणां स्वधर्मः कः अत्र सिक्नमहोदय 17th 18th अध्याये अस्ति यत् तेजशौर्यं धृतिर्दाक्ष्यं युद्धे चापि अपलायनं दानमीश्वरभावश्च क्षात्रं कर्मस्वभावजम् इति तदेव तेषां विहितः धर्मः भवति इति चिन्तयामि उत्तमम् इत्युक्ते क्षत्रियस्य स्वधर्मः अथवा क्षत्रियाणां स्वधर्मः युद्धकरणमेव धर्मयुद्धात् अन्यत् श्रेयः किमपि नास्ति क्षत्रियाणां धर्मः तु युद्धकरणमेव अतः भवतः कर्तव्यं करोतु अथवा भवता युद्धम् अवश्यं करणीयम् इति वदति अग्रिमं वाक्यं वर्षा भगिनी भवती एव करोतु मनीषिणः कर्मफलं त्यक्त्वा अनामयं पदं गच्छन्ति मनीषिणः अत्र मनीषिन् इति प्रातिपदिकं प्रथमाविभक्ति बहुवचनरूपं मनीषिणः कर्मफलं तृतीयाविभक्ति एकवचनं कर्मस्य फलं कर्मफलं षष्टितत्पुरुषसमासः द्वितीयाविभक्ति एकवचनं अत्र कर्मस्य फलं वदामः वा कर्मणः फलं वदामः वा कर्मणः फलं बहुवचने कर्मस्य फलम् इति असाधु किमर्थम् आं महोदय सोरि कर्मन् इति प्रातिपदिकं तत्र अतः कर्मणः इति एव षष्ट्यां भवति इति कृत्वा कर्मणः फलम् इति भवति अग्रे वदतु त्यक्त्वा त्यज्योगः त्वा अत्र चोहुः इति सूत्रेण जकारस्य गकारः भवति तदनन्तरं त्यग् योगः त्वा खरी च इति सूत्रेण अत्र गकारस्य ककारः भवति त्यक्त्वा इति रूपं सिद्ध्यति बहु सम्यक् मनीषिणः इत्यत्र मनीषिणः इत्युक्ते पण्डिताः अत्र मनीषी इति प्रथमान्तं पदमस्ति मनीषी मनीषिणौ मनीषिणः इति तत्र नकारान्तप्रातिपदिकमस्ति इत्यतः मनीषिणः इति पदं तस्मिन् शब्दे बहुत्र दृश्यते प्रथमा बहुवचनं द्वितीया बहुवचनं पञ्चमी एकवचनं षष्ठी एकवचनं चतुर्षु स्थलेषु मनीषिणः इति पदं दृश्यते तथापि तत्र मनीषिणः गच्छन्ति इति अत्र वाक्यं लघुवाक्यं मनीषिणः गच्छन्ति अतः अत्र प्रथमाविभक्ति बहुवचनमेव स्वीकर्तव्यम् इति विषयः मनीषिणः इत्युक्ते बुद्धियुक्ताः पुरुषाः पण्डिताः इति अर्थः अस्ति मनीषा अस्य अस्ति इति मनीषिन् अत्रापि इनि प्रत्ययः एव अस्ति इति मम अवगमनं मनीषिन् इति प्रातिपदिकम् अत्र णत्वं किमर्थम् अट्कुप्वाङ्ग् किमर्थं चेत् अत्र इकारः मध्ये भवति इति कृत्वा अट्कुप्वाङ्ग् नुम्यवायिपि इति सूत्रेण णत्वम् उत्तमम् अट्कुप्वाङ्ग् नुं व्यवायेपि इति सूत्रेण णत्वं भवति अत्र अत्र व्यवायेपि इति उक्तमस्ति अत्र व्यवधानरूपेण के वर्णाः सन्ति अत्र केवलम् इकारः अस्ति इकारः तत्र भवितुम् अर्हति खलु अट् प्रत्याहारस्थवर्णः इकारः सः वर्णः अस्ति चेदपि तत्र बाधा नास्ति अतः षकारस्य प्रभावेण अणत्वं भवति मूर्धन्यणकारः आगतः अनामयं पदं गच्छन्ति मनीषिणः अनामयं पदं गच्छन्ति इति लिखितमस्ति. अनामयं पदम् अनयोर्मध्ये सम्बन्धः कः? विशेषणविशेषभावः. विशेष्यं पदं विशेषणम् अनामयम् अत्र अत्र पदम् इत्युक्ते स्थानम् इति अर्थः अस्ति. अनामयं पदं गच्छन्ति इति विषयः. अत्र अनामयम् इति पदं पश्यामश्चेत् तत्र विग्रहवाक्यं कथं भवति? पदं तु समस्तपदं. रमेश् महोदय, भवान् किं चिन्तयति अत्र? न विद्यते आमयम् आमयः इति वा महोदय? उत्तमं, वदतु वदतु. न विद्यते आमयः इति, आमय इत्युक्ते नेगेटिविटि सिक्नेस्. न विद्यते आमय इति नै बहुव्रीहि समासः पदं निर्दिशति. उत्तमम् उत्तमम् उत्तमं, बहु सम्यक्, धन्यवादाः. अत्र पदं पदम् इति इत्युक्ते स्थानम्. अत्र मनीषिणः कुत्र गच्छन्ति? अनामयं पदं गच्छन्ति. अत्र पदम् अनामयं, द्वयोर्मध्ये विशेषणविशेषभावः. अनामयम् इत्यस्मिन् पदे बहुव्रीहिसमासः अस्ति. तत्पदं पदं निर्दिशति इत्युक्ते पदम् इत्यस्य विशेषणमेव अनामयम् इति अस्ति. न विद्यते आमयः यस्मिन् तत् इत्युक्ते यस्मिन् तत् इति कथनेन तत्र सप्तम्यर्थ बहुव्रीहिः वक्तुं शक्यते, किन्तु अत्र मुख्यतया नै बहुव्रीहिसमासः अस्ति. न विद्यते आमयः यस्मिन् तत् तादृशं पदं गच्छति, अनामयं पदं गच्छति. नै बहुव्रीहिसमासः अस्ति अत्र. इत्युक्ते आमयः इत्युक्ते रोगः, अनामयम् इत्युक्ते रोगाभावः. अनामयम् इत्युक्ते आरोग्यं, रोगस्य अभावः इति एव अनामयस्थितिः अस्ति. अत्र अनामयः इत्यत्र अनामयम् इत्यत्र नै बहुव्रीहिसमासः इति वदामः, किन्तु निरामयम् इति पदमस्ति, तत्र समासः कीदृशः? निरामयम् भगिनी वदतु. निर्योगः आमयम्. उत्तमम्. अव्ययीभावसमासः इति कथं वक्तुं शक्यते? प्रथमं नपुंसकलिङ्गम् अस्ति, पूर्वपदम् अव्ययमस्ति. उत्तमम्. तत्र ईदृशं पदमेव निर्मक्षिकम् इति पदमस्ति. निर्मक्षिकम् इति कथनेन मक्षिकाणाम् अभावः. अभावार्थे निर् इति अव्ययपदस्य प्रयोगः भवति इत्यतः मक्षिकाणाम् अभावः निर्मक्षिकम्. तत्र अव्ययीभावसमासः भवति. अव्ययीभावसमासयुक्तानि पदानि अव्ययपदानि भवन्ति. एवमेव निरामयम् इति कथनेन आमयस्य अभावः इति विग्रहवाक्यं वदामश्चेत् अव्ययीभावसमासः भवति. निरामयं भिन्नम्, अनामयं भिन्नम्. तत्र अनामयम् इत्यत्र नै बहुव्रीहिसमासः अस्ति. अत्र वर्षा भगिनी, अपुत्रः इति पदमस्ति, अपुत्रः इत्यस्मिन् नै बहुव्रीहिसमासः अस्ति, विग्रहवाक्यं वदतु. न विद्यते पुत्रः यस्य सः. अपुत्रः, अपुत्रः इति कस्य विशेषणं भवितुम् अर्हति? यस्य पुत्रः नास्ति तस्य. पितुः, पिता, पिता इत्यस्य विशेषणं भवितुमर्हति. अपुत्रः पिता खलु. अत्र भगिनी एकप्रकारेण विग्रहवाक्यम् उक्तवती, न विद्यते पुत्रः यस्य सः इति उक्तवती. नो चेत् भिन्नरीत्यापि वक्तुं शक्यते, अविद्यमानः पुत्रः यस्य सः इति विग्रहवाक्यमपि तत्र भवितुमर्हति, द्विधा भवितुमर्हति विग्रहवाक्यं. न विद्यते पुत्रः यस्य सः, नो चेत् अविद्यमानः पुत्रः यस्य सः अपुत्रः, तादृशरीत्या अपि विग्रहवाक्यं वक्तुं शक्यते. अत्र गम् धातोः रूपमेव गत्वा इति लिखितमस्ति. गम् धातुतः गच्छति कथं साधनीयं? सुजाता भगिनी वदतु. आम् आम् भगिनी, गम् धातुतः गच्छति गम् इषु सूत्रम् इषु गमीयमाः इत्यनेन चकारः आयाति गच्छ भवति तत्र इतोपि कार्यमस्ति छेच इति सूत्रेण तु आगमः भवति पश्चात् स्चुत्वं भूत्वा स्तोः स्चुनाश्चुः इति सूत्रेण स्चुत्वं भवति अनन्तरं चोः चो इत्यनेन नो नो छेचः इत्यनेन चकारः आदेशः भवति तत्र छेच इति सूत्रं छेच इति सूत्रं तुगागमसन्धिसूत्रमस्ति छेच इति सूत्रेण तुक् आगमः भवति इत्युक्ते चकारस्य स्थाने आदौ तकारः आयाति पश्चात् तकारस्य स्थाने चकारस्य प्रभावेण स्चुत्वं भूत्वा स्तोः स्चुनाश्चुः सूत्रेण स्चुत्वं भूत्वा चकारः चकारः आयाति तेन गच्छ इति रूपं भवति उत्तमम् अग्रिमं वाक्यं रमेश महोदय भवान् करोतु श्रद्धावान् ज्ञानं लब्ध्वा परां शान्तिम् अधिगच्छति तत्र श्रद्धावान् इति प्रथमाविभक्त्यामस्ति तदेव कर्तृपदमस्ति ज्ञानम् इति लब्ध्वा लब् इति लब् इति सकर्मकधातुः एव ज्ञानमिति तस्य ज्ञानं लब्ध्वा तस्य कर्मपदमस्ति द्वितीयविभक्त्यामस्ति परां शान्तिं गच्छति अधिगच्छति अधि उपसर्गः गम् धातु लटीरूपम् अधिगच्छति शान्तिम् अधिगच्छति शान्तिं क्रियाविशेषणमस्ति परां शान्तिं अधिगच्छति कर्मपदमस्ति वा कर्मपदं कर्मपदम् अस्ति कर्मपदम् अस्ति परामिति विशेषणं परामिति विशेषणमस्ति शान्तिम् अत्र गच्छति अधिगच्छति द्वयोर्मध्ये भेदः कः गच्छति अधिगच्छति इत्युक्ते अधिगच्छति मीन्स् रीचस् महोदय गच्छति मीन्स् गोस् उत्तमम् इत्युक्ते अधिगच्छति इत्युक्ते प्राप्नोति इति अर्थः तत्र अधि उपसर्गपूर्वकः गम् धातोः रूपम् अस्ति तत्र अधि उपसर्गस्य योजनेन तत्र अर्थः भिद्यते प्राप्नोति शान्तिं प्राप्नोति इति अर्थः अस्ति श्रद्धावान् शान्तिं प्राप्नोति कीदृशं कीदृशीं शान्तिं प्राप्नोति परां शान्तिं प्राप्नोति तत्र शमुधातोः रूपमेव शान्तिः इति अस्ति शमुधातुतः क्तिन् प्रत्ययस्य योजनेन शान्तिः इति रूपं क्तिन् प्रत्ययान्तरूपाणि स्त्रियां क्तिन् इति सूत्रेण स्त्रीलिङ्गपदानि भवन्ति परा इति तत्र स्त्रीलिङ्गपदं शान्तिः इति स्त्रीलिङ्गपदमस्ति इत्यतः परा इति सर्वनामपदम् इत्यतः परा इति रूपं तत्र दृश्यते परां शान्तिं प्राप्नोति श्रद्धावान् कदा शान्तिं प्राप्नोति ज्ञानं लब्ध्वा तत्र ज्ञानं कीदृशं पदम् ज्ञानमिति लुडन्तपदमस्ति उत्तमं ज्ञा उपसर्ग ज्ञा इति धातुः अस्ति ल्युट् प्रत्ययस्य योजनेन युवोरनाकौ सूत्रेण ज्ञानम् इति भवति श्रद्धावत् इति प्रातिपदिकमस्ति श्रद्धा इति आकारान्तप्रातिपदिकमस्ति इत्यतः यद्यपि तत्र प्रत्ययः मतुप्रत्ययः तथापि व इति आदेशः भवति मादुपधायाश्च मतोर्वो अयवादिभ्यः इति विशिष्टं सूत्रमस्ति मादुपधायाश्च मतोर्वो अयवादिभ्यः इति विशिष्टसूत्रेण मात् उपधायाः च मतोः वः अयवादिभ्यः इति सूत्रं पदविच्छेदं कुर्मः चेत् तत्र तत्र प्रत्ययः मतु प्रत्ययः एव, किन्तु प्रातिपदिकं श्रद्धा इति आकारान्तप्रातिपदिकम् अस्ति इति कृत्वा विशिष्टसूत्रेण वकारः आगतः. माला इति प्रातिपदिकमस्ति चेत् मालावान् इति भवति, श्रद्धा अस्ति चेत् श्रद्धावान् इति भवति. किन्तु तत्र प्रत्ययः मतु प्रत्ययः, मतु प्रत्ययस्य विधानार्थं विधिसूत्रमस्ति तदस्यास्त्यस्मिन्निति मतुप्, तदस्यास्त्यस्मिन् इति मतुप् इति सूत्रेण तत् अस्य अस्मिन् वा अस्ति इति अर्थः. तेन सूत्रेण मतुप्रत्ययः विहितः भवति. सरस्वती इति पदमस्ति महोदय, तत्र कीदृशप्रत्ययः अस्ति सरस्वती? सरस्वती इति मतुप् अस्ति वा तत्रापि? उत्तमम्, मतुप् अपि च स्त्रीत्वं द्योतयितुं किं तत्र सरस् इति सकारान्तप्रातिपदिकं खलु? सकारान्तप्रातिपदिकम् अस्ति चेदपि तत्र अनेन विशिष्टसूत्रेण एव वकारः आगतः, तत्र मतुप्रत्ययः अस्ति. सरस् इति प्रातिपदिकं स्वीकुर्मः, मतुप्रत्ययः तद्धितप्रत्ययः. सरस् प्रातिपदिकं सकारान्तप्रातिपदिकं स्वीकृत्य मतुप्रत्ययस्य योजनेन मादुपधायाश्च मतोर्वो अयवादिभ्यः सूत्रेण वा आगतः. सरस्वत् इति प्रातिपदिकमस्ति, पुंलिङ्गे सरस्वान् इति भवति, स्त्रीलिङ्गे सरस्वती इति भवति. तत्र सरस्वत् इति प्रातिपदिकं स्वीकृत्य लीप् प्रत्ययस्य योजनेन सरस्वती इति रूपं सिद्ध्यति. लब्ध्वा इत्यत्र लब् धातोः परं क्त्वा प्रत्ययः अस्ति. भवान् वदतु. लब् योगः त्वा, लब् योगः त्वा, बकारः अस्ति, बकारात् परे तकारः अस्ति, तर्हि बकारः जै जै अस्ति वा? तत् जै अस्ति एव सूत्रं. ततस् जशस्ततोर्दोदः, जशस्ततोर्दोदः सूत्रेण तकारस्य धकारः भवति. लब् लब्ध्वा लब् तदा तत्पश्चात् बकारस्य ह्रस्वं भवति जलां जश् जशि इति. बकारस्य ह्रस्वं भवति, ह्रस्वं न, बकारस्य अल्पप्राणत्वं अल्पप्राणत्वं भवति जश् जलां जश् जशि इति सूत्रेण लब्ध्वा इति रूपं सिद्ध्यति. उत्तमं. तत्र झषस्तथोर्धोधः इति सूत्रेण त्वा इति प्रत्ययस्य तकारस्य धकारादेशः भवति, पश्चात् झलां झष् झषि इति सूत्रेण लभ् इत्यत्र भकारः अस्ति खलु, भकारस्य अल्पप्राणत्वं बकारादेशः, अल्पप्राणबकारादेशः भवति. लब्ध्वा लब्ध्वा इति रूपं भवति. अधिगच्छति इत्युक्ते प्राप्नोति इति विशिष्ट अर्थः अस्ति. लब्ध्वा इति रूपं वयं जानीमः, लब् धातोः रूपं लटीरूपं लभते अस्ति, आत्मनेपदी धातुः, अतः लभते इति रूपं भवति. किन्तु तत्र लब् धातोः प्रसङ्गे ल्युडन्तं किमस्ति, कोऽपि वदतु. ल्युट् प्रत्ययान्तरूपं लाभम् इव, तत्र लब्धातोः प्रसङ्गे ल्युडन्तरूपमस्ति लम्भनम्, लम्भनं लम्भनी लम्भनीयम् अनियरूपं, लम्भनं ल्युडन्तरूपं, लम्भनीयम् अनियरूपं. तत्र लम्भ् कथं भवति, लभ् इति धातोः रूपं, लटीरूपं लभते, आत्मनेपदी धातुः इत्यतः लभते. किन्तु लम्भनीयं लम्भनम् इत्यादीनि रूपाणि कथं सिद्ध्यन्ति इति प्रश्ने सति तत्र एकं विशिष्टं सूत्रमस्ति, लभेश्च इति सूत्रमस्ति. इत्युक्ते संस्कृतव्याकरणे बहुषु स्थलेषु नुमागमः भवति खलु, नुमागमस्य कृते विधायकसूत्राणि सन्ति. इदितोनुं धातोः सूत्रेण नुमागमः भवति. एवमेव नुमागमप्रकरणे अन्यानि नुमागमसम्बद्धसूत्राणि सन्ति. तेषु अन्यतमं सूत्रमेव लभेश्च इति सूत्रमस्ति. लभेश्च सूत्रेण तत्र लम्भनम् इति रूपं भवति. तत् सूत्रम् अजादिप्रत्ययेषु परेषु कार्यं करोति. अजादिप्रत्ययः, अजादिप्रत्ययः इत्युक्ते ल्युट् लक् ल्युट् प्रत्ययः अजादिः खलु. वदतु. लिट्टि यु स्थाने अन्नादयस्थ भवति चेत् अजादिः आतदातुकः कृदन्तः नपुंसकः. उत्तमम्. अत्र लम्भनं प्रसङ्गे वदन्ती अस्मि. लम्भनम् इति ल्युडन्तपदं भवति. धातुः तु लभ् एव. तत्र नुमागमः विशिष्टसूत्रेण लभेश्च इति विशिष्टसूत्रेण नुमागमः भूत्वा लम्भ भवति. अन अग्रे आयाति. ल्युच्च सूत्रेण ल्युडन्तपदानि नपुंसकलिङ्गपदानि भवन्ति. लभेश्च इति सूत्रम् अजादिप्रत्ययेषु परेषु कार्यं करोति. शपं लिटं वर्जयित्वा इत्यपि स्मर्तव्यं. तत्र शपं लिटं वर्जयित्वा अजादिप्रत्ययेषु परेषु तत्र नुमागमः भवति. अनियर् अनियर् इत्यपि अजादिप्रत्ययः एव. अनीय अवशिष्यति. अतः लभधातोः परम् अनियर् प्रत्ययः अस्ति चेत् लम्भनीयम् इति रूपं सिद्ध्यति. लभते इति आत्मनेपदिरूपं खलु. तत्र शाणजन्तुरूपं किं भवति सूर्यकुमारी भगिनी? लभमानः. उत्तमं. लभमानः इति भवति. अन्तिमं वाक्यं भवती एव करोतु भगिनि. अर्जुन हृदयस्थम् अज्ञानजं संशय छित्वा उत्तिष्ठ. अर्जुन सम्बोधनमस्ति. हृदयस्थम् अज्ञानजं संशयं छित्वा. अहं चिन्तयामि कृष्णः वदति वा हृदयस्थं हृदय स्तम्भनं भगिनि. अत्र वर्षा भगिनी भवती वदतु. हृदयस्थम् अज्ञानजं संशयम् एतेषु त्रिषु पदेषु सम्बन्धः कः? हृदयस्थम् अज्ञानजं संशयम् विशेषविशेषभावः अस्ति अत्र. संशयम् इति विशेषं हृदयस्थम् अज्ञानजं द्वयपि विशेषणम्. अत्र संशयः खलु. संशयः द्वितीयविभक्तिः एकवचनरूपं संशयम्. किमर्थं द्वितीयविभक्तिः? अत्र कर्मपदमस्ति इति कृत्वा संशयं छित्वा इति भवति. छिद् इति धातु सकर्मकधातु अपेक्षा भवति. किं छित्वा इति संशयं छित्वा इति संशयं कर्मपदं भवति. उत्तमं. छिद् धातुः सकर्मकः. अतः संशयम् इति कर्मपदं दत्तमस्ति. किन्तु प्रथमान्तं पदं संशयः इति अस्ति. संशयः इति प्रथमान्तं. संशयं छित्वा इति रूपमस्ति. हृदयस्थम् अज्ञानजं संशयं छित्वा इति वाक्यमस्ति. अत्र लघुवाक्यमस्ति अर्जुन उत्तिष्ठ. अर्जुन संशयं छित्वा उत्तिष्ठ इति अस्ति. हृदयस्थं कीदृशं पदम्? समस्तपदं. हृदये स्थितः हृदयस्थः तं तम् इति भवति. अत्र व्यधिकरण बहुव्रीहि वा? तत्र उपपदसमासः खलु. महोदय भवान् वदतु. हृदयस्थं विग्रहवाक्यं वदतु. हृदये तिष्ठति इति हृदयस्थं. तत्र उपपदम् अतिङ् इति समासः भवति. अणप्रत्ययः प्रायः भवति अपि हृदयस्थं. तिष्ठ कथं भवति? हृदये हृदये तिष्ठति तत्र स्थाधातोः रूपमेव अत्र आयाति उपपदम् अतिङ् इति सूत्रेण उपपदसमासः क्रियते हृदये तिष्ठति कण्ठे तिष्ठति इति कण्ठस्थः गृहे तिष्ठति इति गृहस्थः एवमेव अत्र हृदयस्थः संशयः इति विषयः किन्तु कर्मपदमस्ति इति कारणतः द्वितीयाविभक्ति एकवचनरूपं दत्तमस्ति हृदयस्थं संशयम् इति लिखितम् अज्ञानजं महोदय वदतु अज्ञानेन जायते इति अज्ञानजं तदपि उपपदसमासमेव अज्ञानेन इति वदामः वा अज्ञानात् इति वदामः वा ज्ञानात् इति अज्ञानेन हेतु अस्ति अज्ञानमेव हेतु अस्ति तर्हि तृतीया अपि भवितुम् अर्हति पञ्चमी अपि भवितुम् अर्हति अत्र अहमपि ज्ञातुमिच्छामि अतः पृच्छन्ती अस्मि आत्मजः इति पदमस्ति आत्मजः इत्युक्ते आत्मनः जायते आत्मनः जायते इत्यत्रापि उपपदसमासः अस्ति तादृशं चिन्तनम् अत्र भवति वा अज्ञानजम् इत्यत्र अज्ञानात् जायते इति न जाने अहमपि ममापि भ्रमः अस्ति अतः अज्ञानात् जायते इति सम्यक् एव भवति अज्ञानेन जायते सम्यक् वा इति प्रश्नः एव अज्ञानात् जायते अज्ञानात् जायते अस्तु अत्र अज्ञानं वदतु हेतु एव अस्ति तर्हि भुवः प्रभवः वा जनिकर्तस्प्रकृतिः न जाने तत्र जनेरडः इति एकं सूत्रमस्ति खलु महोदय जन् धातुतः डप्रत्ययः विहितः भवति जनेरडः इति एकं सूत्रमस्ति इत्युक्ते जाधातोः रूपमेव अत्र आगतः किन्तु उपपदसमासः इति वक्तुं शक्यते अज्ञानजम् अज्ञानजः संशयः इति प्रथमान्तं भवति अत्र कर्मपदं दत्तमस्ति अज्ञानात् सम्भूतम् इति अर्थः अस्ति अज्ञानसम्भूतम् इत्यपि वक्तुं शक्यते अत्र अज्ञानम् इति ल्युडन्तपदमस्ति छिद्धातोः रूपमेव छित्त्वा इति भवति छिद्धातुः रुधादिगणे अस्ति छिनत्ति छिन्तः छिन्दन्ति नयनं छिन्दन्ति शस्त्राणि इति गीतावाक्यमस्ति वर्षा भगिनी भवती जानाति चेत् वदतु नयनं छिन्दन्ति शस्त्राणि नयनं दहति पावकः नशेनं खेदयन्ति त्यापो न शोचयति मारुतः न शोषयति मारुतः शोषयति सोरि बहु सम्यक् उत्तमं तत्र छिन्दन्ति इति रूपं तस्मिन् वाक्ये अस्ति नयनं छिन्दन्ति शस्त्राणि शस्त्राणि न छिन्दन्ति न एनं छिन्दन्ति शस्त्राणि छिन्दन्ति इति लट् लकार प्रथमपुरुष बहुवचनरूपं तस्मिन् वाक्ये अस्ति तस्मात् धातुतः एव छित्त्वा इति रूपं सिध्यति छिदिर् इति धातोः रूपम् अस्ति अत्रापि इरह इति संज्ञा वाच इति वार्तिकेन इरह इति संज्ञा भवति मिलित्वा भवति अत्र लौकिकधातुः छिद् अस्ति छिद् योगः क्त्वा छित्त्वा महोदय वदतु कार्यं किमस्ति छिद् योगः क्त्वा छिद् दकारान्तः छिद् योगः क्त्वा छित्त्वा दकार दकार खरिच खरिच एव किमपि हा किमपि न दकार तकार खरिच एव दकारस्य तकार भवति अत्र खर्वर्णः कः तकारः खर्वर्णः अस्ति अत्र खर्वर्णे परे चरादेशः खलु कर्वर्णे परे चरादेशः चर्त्वं भवति चर्त्वं भवति इत्युक्ते सूत्रेण यत् चर् आगच्छति तेन अनुवृत्ति अस्ति तस्य अनुवृत्तिः अस्ति. उत्तमं. दकारस्य स्थाने तकारादेशः भवति खरिचसूत्रेण, इत्युक्ते खरि परे चरादेशः. खरिचसूत्रं चर्त्वसन्धेः विधायकसूत्रमस्ति. छिद्योगः त्वा, तत्र दकारस्य स्थाने तकारः, चित्तियोगः त्वा, चित्त्वा, छित्त्वा इति रूपं भवति. तत्र छित्त्वा इति लेखनावसरे तकारद्वयं लेखनीयं. छित्त्वा, छित् इति तत्र एकः तकारः, त्वा इत्यत्र अन्यतकारः, छित्त्वा इत्यत्र तकारद्वयं लिख्यते इति विषयः. उत्तिष्ठ. सुजाता भगिनी वदतु. आं भगिनि, उत्तिष्ठ उत् उपसर्गः अस्ति स्थानधातुतः, तिष्ठ आदेशः भवति सूत्रे. साधु, तदेव पाघ्राध्मा, पाघ्राध्मा इति दीर्घं सूत्रमस्ति खलु. उत्तिष्ठ आदेशः भवति, उत्तिष्ठ भवति, उत्तिष्ठ मध्यमपुरुषे एकवचनम् अस्ति. रूपाणि वदतु. तिष्ठति, तिष्ठतः, तिष्ठन्ति, तिष्ठसि, तिष्ठतः, तिष्ठत, तिष्ठामि, तिष्ठाव, तिष्ठावः, तिष्ठामः. तत्र पश्यतु, उत्तिष्ठ इति लोट् रूपं खलु. हां भगिनि, तिष्ठतु, तिष्ठतां, तिष्ठन्तु, तिष्ठ, तिष्ठतं, तिष्ठत, तिष्ठानि, तिष्ठाव, तिष्ठाम. उत्तमम्. तिष्ठानि, तिष्ठाव, हा, तिष्ठाम इति रूपाणि भवन्ति, किन्तु उत् उपसर्गपूर्वकः, अतः उत्तिष्ठतु, उत्तिष्ठताम्, उत्तिष्ठन्तु, एवं रूपाणि वक्तव्यानि. साधु, बहु सम्यक्. अत्र मुख्यवार्ता का, अर्जुन हृदयस्थस्य अज्ञानजस्य संशयस्य छेदनं करोतु इति अर्थः अस्ति. तत् कार्यं कथं भवति? हृदयस्थम् अज्ञानजं संशयं कथं छिनत्ति, कथं भवति एतत् कार्यं? वर्षा भगिनी वदतु. श्लोके किं दत्तमस्ति? श्लोके ज्ञानासिना छित्त्वा, ज्ञानासिना इति लिखितमस्ति. ज्ञानेन अत्र खड्गं भवति, ज्ञानं खड्गं भवति, तेन हृदयस्थम् अज्ञानजं संशयं छित्त्वा उत्तिष्ठ इति भगवान् उक्तवान्. बहु सम्यक् खलु. उत्तमं. ज्ञानासिः इति समस्तपदमस्ति. भवती वदतु, तत्र समासः कः? ज्ञानम् एव असिः इति भवति. उत्तमं. ज्ञानम् एव असिः इति कथनेन अवधारणापूर्वपदकर्मधारे समासः अस्ति. विद्याधनं, तत्र समासः कः? अवधारणपूर्वपदकर्मधारे समासः एव विद्या एव धनम्. बहु सम्यक्. विद्या एव धनम्, एवमेव ज्ञानम् एव असिः, ज्ञानम् एव असिः तेन इति विग्रहवाक्यं वक्तव्यं भवति. ज्ञानासिना छित्त्वा उत्तिष्ठ इति वदति परमात्मा. ज्ञानासिः इति अवधारणपूर्वकर्मधारे समासः अस्ति. ज्ञानासिना हृदयस्थम् अज्ञानजं संशयं छिनत्तु इति वक्तव्यमस्ति. छिनत्तु, उत्तिष्ठ. बहु सम्यक्. किन्तु एकः एव अभ्यासः समापितः, अग्रे इतोपि अभ्यासः अस्ति. तस्मिन् प्रसङ्गे आगामिन्यां कक्षायां चिन्तनं करिष्यामः. सर्वेषां धन्यवादाः. धन्यवादः भगिनी. धन्यवादः. धन्यवादः भगिनी.